कृष्णयजुर्वेद तैतरीयशाखायाम् षष्ठकाण्डे प्रथमप्रश्नस्य घनपाठः आरम्भः। प्राचीनवगुंशम् प्राचीनवगुंशम् करोति देवमनुष्याः प्राचीनवगुंशमिति प्राचीनवगुंशम् करोति देवमनुष्यादेवमनुष्याः करोति देवमनुष्यादिशो दिशो देवमनुष्याः करोति देवमनुष्यादिशः देवमनुष्यादिशो दिशो देवमनुष्यादेवमनुष्यादिशो विविदिशो देवमनुष्यादेवमनुष्यादिशो वि देवमनुष्या इति देव मनुष्याः दिशो विविदिशो दिशो व्यभजन्ता भजन्त विदिशो दिशो व्यभजन्त व्यभजन्ता भजन्त विव्यभजन्त प्राचीम् प्राचीमभजन्त विव्यभजन्त प्राचीम् अभजन्त प्राचीम् प्राचीमभजन्ता भजन्त प्राचीम् देवा देवा प्राचीमभजन्ता भजन्त प्राचीम् देवाः प्राचीम् देवा देवाः प्राचीम् प्राचीम् देवा दक्षिणा दक्षिणा देवाः प्राचीम् प्राचीम् देवा दक्षिणा देवा दक्षिणा दक्षिणा देवा देवा दक्षिणा पितरः पितरा दक्षिणा देवा देवा दक्षिणा पितरः दक्षिणा पितरः पितरो दक्षिणा दक्षिणा पितरः प्रतीचीम् प्रतीचीम् पितरो दक्षिणा दक्षिणा पितरः प्रतीचीम् पितरः प्रतीचीम् प्रतीचीम् पितरः पितरः प्रतीचीम् मनुष्या मनुष्याः प्रतीचीम् पितरः पितरः प्रतीचीम् मनुष्याः प्रतीचीम् मनुष्या मनुष्याः प्रतीचीम् प्रतीचीम् मनुष्या उदीचीमुदीचीम् मनुष्याः प्रतीचीम् प्रतीचीम् मनुष्या उदीचीम् मनुष्या उदीचीमुदीचीम् मनुष्या मनुष्या उदीचे गो रुद्रा रुद्रा उदीचीम् मनुष्या मनुष्या उदीचे गो रुद्रा उदीचेगो रुद्रा रुद्रा उदीचीमुदीचेगो रुद्रायद्यद्रुद्रा उदीचीमुदीचेगो रुद्रायत् रुद्रायद्यद्रुद्रा रुद्राय प्राचीनवगुंशम् प्राचीनवगुंशम् यद्रुद्रा रुद्राय प्राचीनवगुंशम् यत्प्राचीनवगुंशम् प्राचीनवगुंशम् यद्यत्प्राचीनवगुंशम् करोति करोति प्राचीनवगुंशम् यद्यत्प्राचीनवगुंशम् करोति प्राचीनवगुंशम् करोति करोति प्राचीनवगुंशम् प्राचीनवगुंशम् करोति देवलोकम् देवलोकम् करोति प्राचीनवगुंशम् प्राचीनवगुंशम् करोति देवलोकम् प्राचीनवगुंशमिति प्राचीनवगुंशम् करोति देवलोकम् देवलोकम् करोति करोति देवलोकमेवैव देवलोकम् करोति करोति देवलोकमेव देवलोकमेवैव देवलोकम् देवलोकमेव तत्तदेव देवलोकम् देवलोकमेव तत् देवलोकमिति देव लोकम् एव तत्तदेवैव तद्यजमानो यजमानस्तदेवैव तद्यजमानः तद्यजमानो यजमानस्तत्तद्यजमान उपावर्तत उपावर्तते यजमानस्तत्तद्यजमान उपावर्तते यजमान उपावर्तत उपावर्तते यजमानो यजमान उपावर्तते परिपर्युपावर्तते यजमानो यजमान उपावर्तते परि उपावर्तते परिपर्युपावर्तत उपावर्तते परिश्रयति श्रयति पर्युपावर्तत उपावर्तते परिश्रयति उपावर्तत इत्युपावर्तते परिश्रयति श्रयति परिपरिश्रयत्यन्तर्हितोऽन्तर्हितश्रयति परिपरिश्रयत्यन्तर्हितः श्रयत्यन्तर्हितोऽन्तर्हितश्रयति श्रयत्यन्तर्हितो हिश्चन्तर्हितश्रयति श्रयत्यन्तर्हितो हि अन्तर्हितो हिश्चन्तर्हितोऽन्तर्हितो हि देवलोको देवलोको ह्यन्तर्हितोऽन्तर्हितो हि देवलोकः अनन्तर्हित इत्यन्तः हि देवलोको देवलोको हि देवलोको मनुष्यलोकान् मनुष्यलोकात् देवलोको हि देवलोको मनुष्यलोकात् देवलोको मनुष्यलोकान् मनुष्यलोकात् देवलोको देवलोको मनुष्यलोकान्न मनुष्यलोकात् देवलोको देवलोको मनुष्यलोकान्न देवलोक इति देवलोक मनुष्यलोकान्न मनुष्यलोकान् मनुष्यलोकान्नास्मादस्मान्न मनुष्यलोकान् मनुष्यलोकान्नास्माद् मनुष्यलोकादिति मनुष्यलोकात् नास्मादस्मान्नास्माल्लोकाल्लोकादस्मान्नास्माल्लोकात् अस्माल्लोकाल्लोकादस्मादस्माल्लोकात् स्वेदव्यग्रस्वेदव्यल्लोकादस्मादस्माल्लोकात् स्वेदव्यम् लोकात् स्वेदव्यग्रस्वेदव्यल्लोकाल्लोकात् स्वेदव्यमिवेन स्वेदव्यल्लोकाल्लोकात् स्वेदव्यमिव स्वेदव्यमिवेन स्वेदव्यग्रस्वेदव्यमिवेतीतीव स्वेदव्यग्रस्वेदव्यमिवेति स्वेदव्यमिति सो एतव्यम् दिवेतीति वेवेत्याहुराहुरिति वेवेत्याहो इत्याहुराहुरिदेत्याहः कः क आहुरिदेत्याहः कः आहुः कः क आहुराहुः को हि क आहुराहुः को हि को हि कः को हि तत्तद्धिकः को हि तत् हि तत्तद्भिः तद्वेद वेद तद्भिः तद्वेद तद्वेद वेद तत्तद्वेद यदि यदि वेद तत्तद्वेद यदि वेद यदि यदि वेद वेद यद्यमुष्मिन्नमुष्मिन यदि वेद वेद यद्यमुष्मिन् यद्यमुष्मिन्नमुष्मिन यदि यद्यमुष्मिल्लोके लोके मुष्मिन यदि यद्यमुष्मिल्लोके नमुष्मिल्लोके लोके मुष्मिन्नमुष्मिल्लोकेऽस्त्यस्ति लोके मुष्मिन्नमुष्मिल्लोकेऽस्ति लोकेऽस्त्यस्ति लोके लोकेऽस्ति वावास्ति लोके लोकेऽस्ति वा अस्ति वावास्त्यस्ति वाननवास्त्यस्ति वान वाननवा वानवा वानवा वानवा नवा वाननवेदीति वाननवेति वेदीति वा वेदि दिक्षु दिक्षुति वा वेदि दिक्षु इति दिक्षु दिक्षुदीति दिक्ष्वदीकाशान् दीकाशान् दिक्षुदीति दिक्ष्वदीकाशान् दिक्ष्वदीकाशानदीकाशान् दिक्षु दिक्ष्वदीकाशान् करोति करोत्यधीकाशान् दिक्षु दिक्ष्वदीकाशान् करोति अधिकाशान् करोति करोत्यधिकाशानदीकाशान् करोत्यभयोर्भयोः करोत्यधिकाशानदीकाशान् करोत्यभयोः करोत्यभयोर्योः करोति करोत्यभयोर्लोकयोर्लोकयोर्भयोः करोति करोत्यभयोर्लोकयोः अभिजित्या अभिजित्ये लोकयोर्भयोर्भयोर्लोकयोर्भिजित्ये केशश्मश्रु केशश्मश्रभिजित्ये लोकयोर्लोकयोर्भिजित्ये केशश्मश्रु अभिजित्ये केशश्मश्रु केशश्मश्रभिजित्या अभिजित्ये केशश्मश्रुपदे अभिजित्या इत्यभि केशश्मश्रुपदे नखानि नखानि वपदे केशश्मश्रु केशश्मश्रुपदे नखानि नखानि वपदे वपदे नखानि नखानि वपदे वपदे नखानि नखानि नखानि नखानि निकृन्दते निकृन्दते कृन्दते निकृन्दते मृता मृता कृन्दते निकृन्दते मृता कृन्दते मृता मृता कृन्दते मृता वै वै मृता कृन्दते कृन्दते मृता वै मृता वै वै मृता मृता वा एषैषा वै मृता मृता वा एषा वा एषैषा वै वा एषा त्वत्वकेषा वै वा एषात्मक एषा त्वत्वकेषैषात्मकमेध्या मेध्यात्मकेषैषात्मकमेध्या त्वगमेध्या मेध्या त्वत्वगमेध्या यद्यगमेध्या त्वत्वगमेध्या यद् अमेध्या यद्यगमेध्या मेध्या इत्येषश्मश्रुगेषश्मश्रु यदमेध्या मेध्या इत्येषश्मश्रु यत्केषश्मश्रुगेषश्मश्रु यद्यत्केषश्मश्रुमृताम् मृताम् केषश्मश्रु यद्यत्केषश्मश्रुमृताम् केशश्मश्रुमृताम् मृताङ्केषश्मश्रुगेषश्मश्रुमृतामेवैव मृताङ्केषश्मश्रुगेषश्मश्रुमृतामेव केशश्मश्रुविदिकेशाश्मश्रु मृतामेवैव मृताम् मृतामेव त्वचम् त्वचमेव मृताम् मृतामेव त्वचम्

अस्नात्यन्तरतोऽस्नात्यस्नात्यन्तरत एवैवान्तरतोऽस्नात्यस्नात्यन्तरत एव अन्तरत एवैवान्तरतोऽन्तरत एव मेध्यो मेध्य एवान्तरतोऽन्तरत एव मेध्य एव मेध्यो मेध्य एवैव मेध्यो भवति भवति मेध्य एवैव मेध्यो भवति मेध्यो भवति भवति मेध्यो मेध्यो भवति वाससा वाससा भवति मेध्यो मेध्यो भवति वाससा भवति वाससा वाससा भवति भवति वाससा दीक्षयति दीक्षयति वाससा भवति भवति वाससा दीक्षयति वाससा दीक्षयति दीक्षयति वाससा वाससा दीक्षयति सौम्यनो सौम्यम् दीक्षयति वाससा वाससा दीक्षयति सौम्यम् दीक्षयत सौम्यगो सौम्यम् दीक्षयत दीक्षयत सौम्यम् वै वै सौम्यम् दीक्षयत दीक्षयत सौम्यम् वै सौम्यम् वै वै सौम्यगो सौम्यम् वै क्षोमम् क्षोमम् वै सौम्यगो सौम्यम् वै क्षोमम् वै क्षोमम् क्षोमम् वै वै क्षोमम् देवतया देवतया क्षोमम् वै वै क्षोमम् देवतया क्षोमम् देवतया देवतया क्षोमम् क्षोमम् देवतया सोमगो सोमम् देवतया क्षोमम् क्षोमम् देवतया सोमम् देवतया सोमगो सोमम् देवतया देवतया सोममेष एष सोमम् देवतया देवतया सोममेषः सोममेष एष सोमगो सोममेष देवतान् देवतामेष सोमगो सोममेष देवतान् एष देवतान् देवतामेष एष देवतामुपोप देवतामेष एष देवतामुप देवतामुपोप देवतान् देवतामुपैत्येत्युप देवतान् देवतामुपैति वैत्येत्युपोपैति यो य एत्युपोपैति यः इति यो य एत्येति यो दीक्षते दीक्षते य एत्येति यो दीक्षते यो दीक्षते दीक्षते यो यो दीक्षते सोमस्य सोमस्य दीक्षते यो यो दीक्षते सोमस्य दीक्षते सोमस्य सोमस्य दीक्षते दीक्षते सोमस्य धनोस्तनोः सोमस्य दीक्षते दीक्षते सोमस्य धनोः सोमस्य धनोस्तनोः सोमस्य सोमस्य धनोरस्य धनोः सोमस्य सोमस्य धनोरसि धनोरस्य धनोस्तनोरसि धनवम् धनवमसि धनोस्तनोरसि धनवम् असि धनवम् धनवमस्य धनवम् मे मे धनवमस्य धनवम् मे धनवम् मे मे धनवम् धनवम् मे पाहि पाहि मे धनवम् धनवम् मे पाहि मे पाहि पाहि मे मे पाहीलीति पाहि मे मे पाहीलि पाहीलीति पाहि पाहीत्याहाहेति पाहि पाहीत्याह इत्याहाहेदीत्याह स्वागुस्वामाहेदीत्याह स्वाम् आहस्वागुस्वामाहाह स्वामेवैव स्वामाहाह स्वामेव स्वामेवैव स्वागुस्वामेव देवतान् देवतामेव स्वागुस्वामेव देवतान् देव देवतान् देवतामेवैव देवतामुपोप देवतामेवैव देवतामुप देवतामुपोप देवतान् देवतामुपैत्येत्युप देवतान् देवतामुपैति उपै एत्येत्युपो वैत्यथो अथो एत्युपो वैत्यथो एत्यथो अथो एत्येत्यथो आशिषमाशिषमथो एत्येत्यथो आशिषम् अथो आशिषमाशिषमथो अथो आशिषमेवैवाशिषमथो अथो आशिषमेव अथो इत्यथो आशिषमेवैवाशिषमाशिषमेवैतामेतामेवाशिषमाशिषमेवैताम् आशिषमित्याशिषम् एवैतामेतामेवैवैतामैतामेवैवैतामा एतामैतामेतामाशास्तेषास्त ऐतामेतामाशास्ते आशास्तेषास्त आशास्तेऽग्नेरग्नेशास्त आशास्तेऽग्नेः शास्त्रेऽग्नेरग्नेशास्तेषास्तेऽग्नेस्तु साधानम् तु साधानमग्नेशास्तेषास्तेऽग्नेस्तु साधानम् अग्नेस्तु साधानम् दुःसाधानमग्नेरग्नेस्तु साधानम् वायोर्वायोस्तु साधानमग्नेरग्नेस्तु साधानम् वायोः तुषाधानम् वायोर्वायोस्तु साधानम् दुःसाधानम् वायोर्वातपानम् वातपानम् वायोस्तु साधानम् दुःसाधानम् वायोर्वातपानम् तुषाधानमिति तुषा आधानम् वायोर्वातपानम् वातपानम् वायोर्वायोर्वातपानम् पितृणाम् पितृणाम् वातपानम् वायोर्वायोर्वातपानम् पितृणाम् वातपानम् पितृणाम् पितृणाम् वातपानम् वातपानम् पितृणान् निविर्निविष्पितृणाम् वातपानम् वातपानम् पितृणान् निविः वातपानमिति वातापानम् पितृणान् निविर्निविष्पितृणाम् पितृणान् निविरोषधीनामोषधीनाम् निविपितृणाम् पितृणान् निविरोषधीनाम् निविरोषधीनामोषधीनाम् निविर्निविरोषधीनाम् प्रघातः प्रघात ओषधीनाम् निविर्निविरोषधीनाम् प्रघातः ओषधीनाम् प्रघात प्रघात ओषधीनामोषधीनाम् प्रघात आदित्यानामादित्यानाम् प्रघात ओषधीनामोषधीनाम् प्रघात आदित्यानाम् प्रघात आदित्यानामादित्यानाम् प्रघातः प्रघात आदित्यानाम् प्राचीनधान प्राचीनधान आदित्यानाम् प्रघात प्रघात आदित्यानाम् प्राचीनधानः प्रघात इद प्राघातः आदित्यानाम् प्राचीनधान प्राचीनधान आदित्यानामादित्यानाम् प्राचीनधान विश्वेषाम् विश्वेषाम् प्राचीनधान आदित्यानामादित्यानाम् प्राचीनधान विश्वेषाम् प्राचीनकाम विश्वेषाम् विश्वेषाम् प्राचीनकाल प्राचीनकाल विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् प्राचीनकाल प्राचीनकाल विश्वेषाम् देवानाम् प्राचीनकाम इति प्राचीनकामः विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानामोदरोदर्देवानाम् विश्वेषाम् विश्वेषाम् देवानामोदुः देवानामोदरोदुर्देवानाम् देवानामोदर्नक्षत्राणाम् नक्षत्राणामोदुर्देवानाम् देवानामोदर्नक्षत्राणाम् ओदर्नक्षत्राणाम् नक्षत्राणामोदरोदर्नक्षत्राणामदीकाशादीकाशानक्षत्राणामोदरोदर्नक्षत्राणामदीकाशा नक्षत्राणामदीकाशादीकाशानक्षत्राणान्नक्षत्राणामदीकाशास्तत्रदीकाशानक्षत्राणान्नक्षत्राणामदीकाशास्तत् अधिकाशास्तद्वै तद्वै तत्तद्वा एतदेतद्वै तत्तद्वा एतद् वा एतदेतद्वै वा एतत् सर्वदेवत्यको सर्वदेवत्यमेतद्वै वा एतत् सर्वदेवत्यम् एतत् सर्वदेवत्यको सर्वदेवत्यमेतदेतत् सर्वदेवत्यम् यद्यत् सर्वदेवत्यमेतदेतत् सर्वदेवत्यम् यद् सर्वदेवत्यम् यद्यत् सर्वदेवत्यगो सर्वदेवत्यम् यद्वासो वासो यत् सर्वदेवत्यगो सर्वदेवत्यम् यद्वासः सर्वदेवत्यमिति सर्वा देवत्यम् यद्वासो वासो यद्यद्वासो यद्यद्वासो यद्यद्वासो यद् वासो यद्यद्वासो वासो यद्वाससा वाससा यद्वासो वासो यद्वाससा यद्वाससा वाससा यद्यद्वाससा दीक्षयति दीक्षयति वाससा यद्यद्वाससा दीक्षयति वाससा दीक्षेति दीक्षेति वाससा वाससा दीक्षेति सर्वाभिः सर्वाभिर्दीक्षेति वाससा वाससा दीक्षेति सर्वाभिः दीक्षेति सर्वाभिः सर्वाभिर्दीक्षेति दीक्षेति सर्वाभिरेवैव सर्वाभिर्दीक्षेति दीक्षेति सर्वाभिरेव सर्वाभिरेवैव सर्वाभिः सर्वाभिरेवैनमेनमेव सर्वाभिः सर्वाभिरेवैनम् एवैनमेनमेवैवैनम् देवताभिर्देवताभिरेनमेवैवैनम् देवताभिः एनम् देवताभिर्देवताभिरेनमेनम् देवताभिर्दीक्षैति दीक्षैति देवताभिरेनमेनम् देवताभिर्दीक्षैति देवताभिर्दीक्षैति दीक्षैति देवताभिर्देवताभिर्दीक्षैति बहिःप्राणो बहिःप्राणो दीक्षैति देवताभिर्देवताभिर्दीक्षैति बहिःप्राणः दीक्षैति बहिःप्राणो बहिःप्राणो दीक्षैति दीक्षैति बहिःप्राणो वै वै बहिःप्राणो दीक्षैति दीक्षैति बहिःप्राणो वै बहिःप्राणो वै वै बहिःप्राणो बहिःप्राणो वै मनुष्यो मनुष्यो वै बहिःप्राणो बहिःप्राणो वै मनुष्यः बहिःप्राण इति बहिःप्राणः वै मनुष्यो मनुष्यो वै वै मनुष्यस्तस्य तस्य मनुष्यो वै वै मनुष्यस्तस्य मनुष्यस्तस्य तस्य मनुष्यो मनुष्यस्तस्याशनमशनम् तस्य मनुष्यो मनुष्यस्तस्याशनम् तस्याशनमशनम् तस्य तस्याशनम् प्राणः प्राणोशनम् तस्य तस्याशनम् प्राणः अशरम् प्राणः प्राणोऽशरमशरम् प्राणोऽस्नात्यस्नादि प्राणोऽशरमशरम् प्राणोऽस्नादि प्राणोऽस्नात्यस्नादि प्राणः प्राणोऽस्नादि सप्राणः सप्राणोऽस्नादि प्राणः प्राणोऽस्नादि सप्राणः प्राणैदि प्राणः अस्नादि सप्राणः सप्राणोऽस्नात्यस्नादि सप्राण एवैव सप्राणोऽस्नात्यस्नादि सप्राण एव सप्राण एवैव सप्राणः सप्राण एव दीक्षते दीक्षत एव सप्राणः सप्राण एव दीक्षते सप्राण इति सा प्राणः एव दीक्षते दीक्षत एवैव दीक्षत आशिद आशिदो दीक्षत एवैव दीक्षत आशिदः दीक्षत आशिद आशिदो दीक्षते दीक्षत आशिदो भवति भवत्याशिदो दीक्षते दीक्षत आशिदो भवति आसिदो भवति भवत्याशिद आसिदो भवति यावान् यावान् भवत्याशिद आसिदो भवति यावान् भवति यावान् यावान् भवति भवति यावानेवैव यावान् भवति भवति यावानेव यावानेवैव यावान् यावानेवास्यास्यैव यावान् यावानेवास्य एवास्यास्यैवैवास्य प्राणः प्राणोऽस्यैवैवास्य प्राणः अस्य प्राणस्यास्य प्राणस्तेन तेन प्राणोऽस्यास्य प्राणस्तेन प्राणस्तेन तेन प्राणप्राणस्तेन सह सह तेन प्राणप्राणस्तेन सह प्राण इति प्राणः तेन सह सह तेन तेन सह मेधम् मेधगो सह तेन तेन सह मेधम् सह मेधम् मेधगो सह सह मेधमुपोपमेधगो सह सह मेधमुप मेधमुपोपमेधम् मेधमुपैत्येत्युपमेधम् मेधमुपैति उपैत्येत्युपोपैति घृतम् घृतम् एत्युपोपैति घृतम् एति घृतम् घृतमे एत्येति घृतम् देवानाम् देवानाम् घृतमे एत्येति घृतम् देवानाम् घृतम् देवानाम् देवानाम् घृतम् घृतम् देवानाम् मस्तु मस्तु देवानाम् घृतम् घृतम् देवानाम् मस्तु देवानाम् मस्तु मस्तु देवानाम् देवानाम् मस्तु पितृणाम् पितृणाम् मस्तु देवानाम् देवानाम् मस्तु पितृणाम् मस्तु पितृणाम् पितृणाम् मस्तु मस्तु पितृणाम् निष्पक्वम् निष्पक्वम् पितृणाम् मस्तु मस्तु पितृणाम् निष्पक्वम् पितृणाम् निष्पक्वम् निष्पक्वम् पितृणाम् पितृणाम् निष्पक्वम् मनुष्याणाम् मनुष्याणाम् निष्पक्वम् पितृणाम् पितृणाम् निष्पक्वम् मनुष्याणाम् निष्पक्वम् मनुष्याणाम् मनुष्याणाम् निष्पक्वम् निष्पक्वम् मनुष्याणाम् तत्तन्मनुष्याणाम् निष्पक्वम् निष्पक्वम् मनुष्याणाम् तद् निष्पक्वम् मनुष्याणाम् तत्तन्मनुष्याणाम् मनुष्याणाम् तद्वै वै तन्मनुष्याणाम् मनुष्याणाम् तद्वै तद्वै वै तत्तद्वा एतदेतद्वै तत्तद्वा एतद् वा एतदेतद्वै वा एतत् सर्वदेवत्यगो सर्वदेवत्यमेतद्वै वा एतत् सर्वदेवत्यम् एतत्सर्वदेवत्यगो सर्वदेवत्यमेतदेतत् सर्वदेवत्यम् यद्यत् सर्वदेवत्यमेतदेतत् सर्वदेवत्यम् यद् सर्वदेवत्यम् यद्यत् सर्वदेवत्यगो सर्वदेवत्यम् यन्नवनीतन्नवनीतम् यत् सर्वदेवत्यगो सर्वदेवत्यम् यन्नवनीतम् सर्वदेवत्यमिति सर्वा देवत्यम् यन्नवनीतन्नवनीतम् यद्यन्नवनीतम् यद्यन्नवनीतम् यद्यन्नवनीतम् यद् नवनीतम् यद्यन्नवनीतन्नवनीतम् यन्नवनीतेन नवनीतेन यन्नवनीतन्नवनीतम् यन्नवनीतेन नवनीतमिति नवनीतम् यन्नवनीतेन नवनीतेन यद्यन्नवनीतेनाभ्यङ्के भ्यङ्के नवनीतेन यद्यन्नवनीतेनाभ्यङ्के नवनीतेनाभ्यङ्के भ्यङ्के नवनीतेन नवनीतेनाभ्यङ्के सर्वाः सर्वा अभ्यङ्के नवनीतेन नवनीतेनाभ्यङ्के सर्वाः नवनीतेनेति नवनीतेन अभ्यङ्के सर्वाः सर्वाभ्यङ्के भ्यङ्के सर्वा एवैव सर्वा अभ्यङ्के भ्यङ्के सर्वा एव सर्वाङ्ग इत्यपि अङ्गे सर्वा एवैव सर्वाः सर्वा एव देवता देवता एव सर्वाः सर्वा एव देवताः एव देवता देवता एवैव देवता प्रीणाति प्रीणाति देवता एवैव देवता प्रीणाति देवता प्रीणाति प्रीणाति देवता देवता प्रीणाति प्रच्युतः प्रच्युतः प्रीणाति देवता देवता प्रीणाति प्रच्युतः प्रीणादि प्रच्युतः प्रच्युतः प्रीणादि प्रीणादि प्रच्युतो वै वै प्रच्युतः प्रीणादि प्रीणादि प्रच्युतो वै प्रच्युतो वै वै प्रच्युतः प्रच्युतो वा एष वै प्रच्युतः प्रच्युतो वा एषः प्रच्युत इति प्राच्युतः वा एष वै वा एषोऽस्मादस्मादेष वै वा एषोऽस्माद् एषोऽस्मादस्मादेष एषोऽस्माल्लोकाल्लोकादस्मादेष एषोऽस्माल्लोकात् अस्माल्लोकाल्लोकादस्मादस्माल्लोकादगतो गतो लोकादस्मादस्माल्लोकादगतः लोकादगतो गतो लोकाल्लोकादगतो देवलोकम् देवलोकमगतो लोकाल्लोकादगतो देवलोकम् अगतो देवलोकम् देवलोकमगतो गतो देवलोकम् यो यो देवलोकमगतो गतो देवलोकम् यः देवलोकम् यो यो देवलोकम् देवलोकम् यो दीक्षितो दीक्षितो यो देवलोकम् देवलोकम् यो दीक्षितः देवलोकमिति देवालोकम् योदीक्षुतो दीक्षुतो यो योदीक्षुतोऽन्तरान्तरादीक्षितो यो योदीक्षुतोऽन्तरान्तरादीक्षितो दीक्षुतोऽन्तरे वेवान्तरादीक्षितो दीक्षितोऽन्तरेव अन्तरेवेवान्तरान्तरेव नवनीतन्नवनीतमिवान्तरान्तरेव नवनीतम् इव नवनीतन्नवनीतमिवेव नवनीतम् तस्मात् तस्मान्नवनीतमिवेव नवनीतम् तस्मात् नवनीतम् तस्मात् तस्मान्नवनीतन्नवनीतम् तस्मान्नवनीतेन नवनीतेन तस्मान्नवनीतम् नवनीतम् तस्मान्नवनीतेन नवनीतमिति नवानीतम् तस्मान्नवनीतेन नवनीतेन तस्मात् तस्मान्नवनीतेनाभ्यभिनवनीतेन तस्मात् तस्मान्नवनीतेनाभि नवनीतेनाभ्यभिनवनीतेन नवनीतेनाभ्यङ्केऽङ्केऽभिनवनीतेन नवनीतेनाभ्यङ्के नवनीतेनेति नवनीतेन अभ्यङ्केऽङ्केभ्याभ्यङ्केन लोममनुलोममङ्केभ्याभ्यङ्केन लोमम् अङ्केन लोममनुलोममङ्केऽङ्केन लोमम् यदुषा यदुषानुलोममङ्केऽङ्केन लोमम् यदुषा अनुलोमम् यदुषा यदुषानुलोममनुलोमम् यदुषा व्यावृत्यै व्यावृत्यै यदुषानुलोममनुलोमम् यदुषा व्यावृत्यै अनुलोममित्यनुलोमम् यदुषा व्यावृत्यै व्यावृत्यै यदुषा यदुषा व्यावृत्या इन्द्र इन्द्रो व्यावृत्यै यदुषा यदुषा व्यावृत्या इन्द्रः व्यावृत्या इन्द्र इन्द्रो व्यावृत्यै व्यावृत्या इन्द्रवृत्रम् वृत्रमिन्द्रो व्यावृत्यै व्यावृत्या इन्द्रवृत्रम् व्यावृत्या इति मे आवृत्यै इन्द्रवृत्रम् वृत्रमिन्द्र इन्द्रवृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रवृत्रमहन् वृत्रमहन्महन् वृत्रम् वृत्रमहन्तस्य तस्याहन् वृत्रम् वृत्रमहन्तस्य अहन्तस्य तस्याहन्नहन्तस्य कनेनिका कनेनिका तस्याहन्नहन्तस्य कनेनिका तस्य कनेनिका कनेनिका तस्य कनेनिका परा परा कनेनिका तस्य कनेनिका परा कनेनिका परा परा कनेनिका कनेनिका परा पतत परा कनेनिका कनेनिका परा पतत परा पतत पतत्परा परा पतत्तत्तदपतत्परा परा पतत्तद् अपतत्तत्तदपतदपतत्तदाञ्जलमाञ्जलम् तदपतदपतत्तदाञ्जलम् तदाञ्जलमाञ्जलम् तत्तदाञ्जलमभवद भवदाञ्जलम् तत्तदाञ्जलमभवद् आञ्जनमभवद भवदाञ्जनमाञ्जनमभवद्यद्यद भवदाञ्जनमाञ्जनमभवद्यद् आञ्जनमित्या अञ्जलम् अभवद्यद्यद भवद भवद्यदाङ्क आङ्के यद भवद भवद्यदाङ्के यदाङ्क आङ्के यद्यदाङ्के लक्षश्चक्षुराङ्के यद्यदाङ्के लक्षुः आङ्के लक्षश्चक्षुराङ्क आङ्के लक्षुरेवैव लक्षुराङ्क आङ्के लक्षुरेव चक्षुरङ्गे चक्षुरेवैव लक्षश्चक्षुरेव भ्रातृव्यस्य भ्रातृव्यस्यैव लक्षश्चक्षुरेव भ्रातृव्यस्य एव भ्रातृव्यस्य भ्रातृव्यस्यैवैव भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्यैवैव भ्रातृव्यस्य वृङ्गे भ्रातृव्यस्य वृङ्गे वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्गे दक्षिणम् दक्षिणम् वृङ्गे भ्रातृव्यस्य भ्रातृव्यस्य वृङ्गे दक्षिणम् वृङ्गे दक्षिणम् दक्षिणम् वृङ्गे वृङ्गे लक्षणम् पूर्वम् पूर्वम् दक्षिणम् वृङ्गे वृङ्गे लक्षणम् पूर्वम् दक्षिणम् पूर्वम् पूर्वम् दक्षिणम् दक्षिणम् पूर्वमा पूर्वम् दक्षिणम् दक्षिणम् पूर्वमा पूर्वमा पूर्वम् पूर्वमाङ्के पूर्वम् पूर्वमाङ्के आङ्के आङ्के सव्यगो सव्यमङ्क आङ्के सव्यम् अङ्के सव्यगो सव्यमङ्के अङ्के सव्यगो हि सव्यमङ्के अङ्के सव्यगो हि सव्यगो हि सव्यगो सव्यगो हि पूर्वम् पूर्वगो हि सव्यगो सव्यगो हि पूर्वम् हि पूर्वम् पूर्वगो हि पूर्वम् मनुष्या मनुष्याः पूर्वगो हि पूर्वम् मनुष्याः पूर्वम् मनुष्या मनुष्याः पूर्वम् पूर्वम् मनुष्या आञ्जल आञ्जले मनुष्याः पूर्वम् पूर्वम् मनुष्या आञ्जले मनुष्या आञ्जल आञ्जले मनुष्या मनुष्या आञ्जलेन नाञ्जले मनुष्या मनुष्या आञ्जलेन आञ्जलेन नाञ्जत आञ्जलेन आञ्जत आञ्जलेन आञ्जलैत्याञ्जले ननि निधावते धावते निननिधावते निधावते धावते निधावते निधावते निधावते निधावते निधावते धावते नीवेव निधावते धावते नीव नीवे वनिनि बहिः वनिनि बहिः बहिः वे बहि मनुष्या मनुष्या हि वे बहि मनुष्याः मनुष्या मनुष्या हि मनुष्या धावन्ते धावन्ते मनुष्या हि मनुष्या धावन्ते मनुष्या धावन्ते धावन्ते मनुष्या मनुष्या धावन्ते पञ्च पञ्च धावन्ते मनुष्या मनुष्या धावन्ते पञ्च धावन्ते पञ्च पञ्च धावन्ते धावन्ते पञ्चकृत्वः कृत्वः पञ्च धावन्ते धावन्ते पञ्चकृत्वः पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वः कृत्वः पञ्च पञ्चकृत्वः कृत्वा कृत्वः कृत्व आङ्के आकृत्वः कृत्व आङ्के आङ्के आङ्के पञ्चाक्षरा पञ्चाक्षरान्त आङ्के पञ्चाक्षरा अङ्के पञ्चाक्षरा पञ्चाक्षराङ्गेऽङ्के पञ्चाक्षरा पङ्गः पङ्गः पञ्चाक्षराङ्गेऽङ्के पञ्चाक्षरा पङ्गः पञ्चाक्षरा पङ्गः पङ्गः पञ्चाक्षरा पञ्चाक्षरा पङ्गः पाङ्गः पाङ्गः पङ्गः पञ्चाक्षरा पञ्चाक्षरा पङ्गः पाङ्गः पञ्चाक्षरेदपञ्चाक्षराः अङ्कृत्पाङ्गपाङ्गपङ्गपङ्गपाङ्गो यज्ञो यज्ञपाङ्गपङ्गपङ्गपाङ्गो यज्ञः पाङ्गो यज्ञो यज्ञपाङ्गपाङ्गो यज्ञो यज्ञं यज्ञो यज्ञं यज्ञो यज्ञो यज्ञमेव अभ्यम्रेदतासाम् तासामम्रेदाभ्याभ्यम्रेदतासाम् अमृतदासाम् तासामम्रेतामृतदासाम् यद्यत्तासामम्रेतामृतदासाम् यत् तासाम् यद्यत्तासाम् तासाम् यन्मेध्यम् मेध्यम् यत्तासाम् तासाम् यन्मेध्यम् यन्मेध्यम् मेध्यम् यद्यन्मेध्यम् यज्ञम् यज्ञम् मेध्यम् यद्यन्मेध्यम् यज्ञम् मेध्यम् यज्ञम् यज्ञम् मेध्यम् मेध्यम् यज्ञेकोंसदेव कोंसदेवम् यज्ञम् मेध्यम् मेध्यम् यज्ञेकोंसदेवम् यज्ञेकोंसदेव कोंसदेव यज्ञम् यज्ञेकोंसदेवमासीदासीत् सदेव यज्ञयम् यज्ञेकोंसदेवमासीत् सदेवमासीदासीत् सदेव कोंसदेवमासीत् तत्तदासीत् सदेव कोंसदेवमासीत् तद् सदेवमिति सा एवम् आसीत् तत्तदासीदासीत् तदपापदासीदासीत् तदप तदपापतत्तदपोदुदपतत्तदपोद् अपोदुदपापोदक्रामदक्रामदुदपापोदक्रामदुदक्रामदक्रामदुदक्रामत्ते क्रामदुदक्रामत्ते अक्रामत्ते क्रामदक्रामत्ते दग्भादग्भास्ते क्रामदक्रामत्ते दग्भाः ते दग्भादग्भास्ते ते दग्भाभवन्नभवन् दग्भास्ते ते दग्भाभवन् दर्भवञ्जेलैर्दर्भवञ्जेलैर्यदभवन्नभवन्यद्दर्भवञ्जेलैर्यदभवन्नभवन्यद्दर्भवञ्जेलैः दर्भवञ्जेलैर्दि दर्भा पुञ्जेलैः पवयति यायाः पवयति पवयति या एवैव याः पवयति पवयति या एव या एवैव याया एव मेध्या मेध्या एव याया एव मेध्याः एव मेध्या मेध्या एवैव मेध्या यज्ञया यज्ञया मेध्या एवैव मेध्या यज्ञयाः मेध्या यज्ञया यज्ञया मेध्या मेध्या यज्ञया सदेवा सदेवा यज्ञया मेध्या मेध्या यज्ञया सदेवाः यज्ञया सदेवा सदेवा यज्ञया यज्ञया सदेवा आप आप सदेवा यज्ञया यज्ञया सदेवा आप सदेवा आप आप सदेवा सदेवा आपस्ताभिस्ताभिराप सदेवा सदेवा आपस्ताभिः सदेवा इति सा देवाः आपस्ताभिस्ताभिराप आपस्ताभिरेवैवताभिराप आपस्ताभिरेव ताभिरेवैवताभिस्ताभिरेवैनमेनमेवताभिस्ताभिरेवैनम् एवैनमेनमेवैवैनम् पवयति पवयत्येनमेवैवैनम् पवयति एनम् पवयति पवयत्येनमेनम् पवयति द्वाभ्याम् द्वाभ्याम् पवयत्येनमेनम् पवयति द्वाभ्याम् पवयति द्वाभ्याम् द्वाभ्याम् पवयति पवयति द्वाभ्याम् पवयति पवयति द्वाभ्याम् पवयति पवयति द्वाभ्याम् पवयति द्वाभ्याम् पवयति पवयति द्वाभ्याम् द्वाभ्याम् पवयत्यहोरात्राभ्याम् पवयति द्वाभ्याम् द्वाभ्याम् पवयत्यहोरात्राभ्याम् पवयत्यहोरात्राभ्यामहोरात्राभ्याम् पवयति पवयत्यहोरात्राभ्यामेवैवाहोरात्राभ्याम् पवयति पवयत्यहोरात्राभ्यामेव अहोरात्राभ्यामेवैवाहोरात्राभ्यामहोरात्राभ्यामेवैनमेनमेवाहोरात्राभ्यामहोरात्राभ्यामेवैनम् अहोरात्राभ्यामित्यहरात्राभ्याम् एवैनमेनमेवैवैनम् पवयति पवयत्येनमेवैवैनम् पवयति एनम् पवयति पवयत्येनमेनम् पवयति त्रिभिस्त्रिभिः पवयत्येनमेनम् पवयति त्रिभिः पवयति त्रिभिस्त्रिभिः पवयति पवयति त्रिभिः पवयति पवयति त्रिभिः पवयति पवयति त्रिभिः पवयति त्रिभिः पवयति पवयति त्रिभिस्त्रिभिः पवयति त्रयस्त्रयः पवयति त्रिभिस्त्रिभिः पवयति त्रयः त्रिभिरिति त्रिभिः पवयति त्रयस्त्रयः पवयति पवयति त्रय इम इमे त्रयः पवयति पवयति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोकाः इमे लोका लोका इम इमे लोका एभिरेभिर्लोका इम इमे लोका एभिः लोका एभिरेभिर्लोका लोका एभिरेवैवैभिर्लोका लोका एभिरेव एभिरेवैवैभिरेभिरेवैनमेनमेवैभिरेभिरेवैनम् एवैनमेनमेवैवैनम् लोकैर्लोकैरेनमेवैवैनम् लोकैः एनम् लोकैर्लोकैरेनमेनम् लोकैः पवयति पवयति लोकैरेनमेनम् लोकैः पवयति लोकैः पवयति पवयति लोकैर्लोकैः पवयति पञ्चभिः पञ्चभिः पवयति लोकैर्लोकैः पवयति पञ्चभिः पवयति पञ्चभिः पञ्चभिः पवयति पवयति पञ्चभिः पवयति पवयति पञ्चभिः पवयति पवयति पञ्चभिः पवयति पञ्जभिः पवैत पवैत पञ्जभिः पञ्जभिः पवैत पञ्जाक्षरा पञ्जाक्षरा पवैत पञ्जभिः पञ्जभिः पवैत पञ्जाक्षरा पञ्चभिरिति पञ्चाभिः पवैत पञ्जाक्षरा पञ्जाक्षरा पवैत पवैत पञ्जाक्षरा पङ्क्तिः पङ्क्तिः पञ्जाक्षरा पवैत पवैत पञ्जाक्षरा पङ्क्तिः पञ्जाक्षरा पङ्क्तिः पङ्क्तिः पञ्जाक्षरा पञ्जाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्जाक्षरा पञ्जाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरेति पञ्चाक्षराः पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञाय यज्ञाय यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञाय यज्ञो यज्ञाय यज्ञाय यज्ञो यज्ञो यज्ञायैवैव यज्ञाय यज्ञो यज्ञो यज्ञायैव यज्ञायैवैव यज्ञाय यज्ञायैवेनमेनमेव यज्ञाय यज्ञायैवयम् एवैनमेनमेवैवयम् भवैत् भवयत्येनमेवैवैनम् भवैति एनम् भवैत् भवयत्येनमेनम् भवैत् षड्भिः षड्भिः पवयत्येनमेनम् भवैत् षड्भिः पवैत् षड्भिः षड्भिः पवैत् भवैत् षड्भिः पवैत् भवैत् षड्भिः पवैत् भवैत् षड्भिः पवैति षड्भिः पवैत पवैत षड्भिः षड्भिः पवैत षट् षट् पवैत षड्भिः षड्भिः पवैत षट् षड्भिरिति षडभिः पवैत षट् षट् पवैत पवैत षट् वै वै षट् पवैत पवैत षड्वै षट् वै षट् षड्वा ऋतवः ऋतवो वै षट् षड्वा ऋतवः वा ऋतव ऋतवो वै वा ऋतव ऋतुभिरृतुभिरृतवो वै वा ऋतव ऋतुभिः ऋतव ऋतुभिरृतुभिरृतव ऋतव ऋतुभिरेवैवत्तुभिरृतव ऋतव ऋतुभिरेव ऋतुभिरेवैवत्तुभिरऋतुभिरेवैनमेनमेवत्तुभिरऋतुभिरेवैनम् ऋतुभिरित्युर्दोभिरेवैनमेनमेवैवैनम् भवेदिपवैत्येनमेवैवैनम् भवेदि एनम् भवेदिपवैत्येनमेनम् भवेदि सप्तभिः सप्तभिः पवैत्येनमेनम् भवेदि सप्तभिः पवैति सप्तभिः सप्तभिः पवैति पवैति सप्तभिः पवैति पवैति सप्तभिः पवैति पवैति सप्तभिः पवैति सप्तभिः पवैति पवैति सप्तभिः सप्तभिः पवैति सप्त सप्त पवैति सप्तभिः सप्तभिः पवैति सप्त सप्ताभिरिति सप्ताभिः पवैति सप्त सप्त पवैति पवैति सप्तछन्दागुंसि छन्दागुंसि सप्त पवैति पवैति सप्तछन्दागुंसि सप्तछन्दागुंसि छन्दागुंसि सप्त सप्त छन्दागुंसि छन्दाभिश्छन्दाभिश्छन्दागुंसि सप्त सप्त छन्दागुंसि छन्दाभिः छन्दागुंसि छन्दाभिश्छन्दाभिश्छन्दागुंसि छन्दागुंसि छन्दाभिरेवैव छन्दाभिश्छन्दागुंसि छन्दागुंसि छन्दाभिरेव छन्दोभिरेवैव छन्दोभिश्छन्दोभिरेवैनमेनमेव छन्दोभिश्छन्दोभिरेवैनम् छन्दोभिरिति छन्दःभिः एवैनमेनमेवैवैनम् भवैत् भवयत्येनमेवैवैनम् भवैति एनम् भवैत् भवयत्येनमेनम् भवैत् नवभिर्नवभिः पवयत्येनमेनम् भवैत् नवभिः पवैत् नवभिर्नवभिः पवैत् पवैत् नवभिः पवैत् पवैत् नवभिः पवैत् पवैत् नवभिः पवैति नवभिः पवयति पवयति नवभिर्नवभिः पवयति नव नव पवयति नवभिर्नवभिः पवयति नव नवभिरिति नवाभिः पवयति नव नव पवयति पवयति नव वै वै नव पवयति पवयति नव वै नव वै वै नव नव वै पुरुषे पुरुषे वै नव नव वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे प्राणाः प्राणाः पुरुषे वै वै पुरुषे प्राणाः पुरुषे प्राणाः प्राणाः पुरुषे पुरुषे प्राणाः सप्राणको सप्राणम् प्राणाः पुरुषे पुरुषे प्राणाः सप्राणम् प्राणाः सप्राणको सप्राणम् प्राणाः प्राणाः सप्राणमेवैव सप्राणम् प्राणाः प्राणाः सप्राणमेव प्राणाः इति प्राणाः सप्राणमेवैव सप्राणको सप्राणमेवैनमेनमेव सप्राणको सप्राणमेवैनम् सप्राणमिति सप्राणम् एवैनमेनमेवैवैनम् भवेत् भवयत्येनमेवैवैनम् भवेति एनम् भवेत् भवयत्येनमेनम् भवयत्येकविंशत्यैकविंशत्या भवयत्येनमेनम् भवयत्येकविंशत्या भवयत्येकविंशत्यैकविंशत्या भवेदि भवयत्येकविंशत्या भवेदि भवयत्येकविंशत्या भवेदि भवयत्येकविंशत्या भवेदि एकविंशत्या भवयति भवयत्येकविंशत्यैकविंशत्या भवयति दश दश भवयत्येकविंशत्यैकविंशत्या भवेदि दश एकविंशत्येत्येका एकविंशत्या वैदशदशपवैदिपवैदशहस्त्या हस्त्या दशपवैदिपवैदशहस्त्या दशहस्त्या दशदशहस्त्या अङ्गुलयो अङ्गुलयो हस्त्या दशदशहस्त्या अङ्गुलयः हस्त्या अङ्गुलयो दशदशाङ्गुलयो हस्त्या दशदशाङ्गुलयो दशपद्या पद्या दशाङ्गुलयो अङ्गुलयो दशपद्याः पद्या दशाङ्गुलयो अङ्गुलयो दशपद्याः आत्मा आत्मा पद्या दशदशपद्या आत्मा पद्या आत्मात्मा पद्याः पद्या आत्मैकविपुंश एकविपुंश आत्मा पद्याः पद्या आत्मैकविपुंश आत्मैकविपुंश एकविपुंश आत्मात्मैकविपुंशो यावान् यावानेकविपुंश आत्मात्मैकविपुंशो यावान् एकविपुंशो यावान् यावानेकविपुंश एकविपुंशो यावानेवैव यावानेकविपुंश एकविपुंशो यावानेव एकविपुंश इत्येक विपुंश यावानेवैव यावान् यावानेव पुरुषः पुरुष एव यावान् यावानेव पुरुषः एव पुरुषः पुरुष एवैव पुरुषस्तन्दम् पुरुष एवैव पुरुषस्तम् पुरुषस्तन्दम् पुरुषः पुरुषस्तमपरिवर्गमपरिवर्गन्तम् पुरुषः पुरुषस्तमपरिवर्गम् तमपरिवर्गमपरिवर्गम् तन्तमपरिवर्गम् भवयति भवयत्यपरिवर्गम् तन्तमपरिवर्गम् भवयति अपरिवर्गम् भवयति भवयत्यपरिवर्गमपरिवर्गम् भवयति पञ्चदश्चिन्तनिर्भवयत्यपरिवर्गमपरिवर्गम् भवयति चित्तदिः अपरिवर्गमित्यपरिवर्गम् भवेति चित्तदिश्चित्तदिः पवैति भवेति चित्पदिस्त्वा त्वा चित्पदिः पवैति भवेति चित्पदिस्त्वा चित्पदिस्त्वा त्वा चित्पदिश्चित्पदिस्थापनादु पुनादित्वा चित्पदिश्चित्पदिस्थापनादु चित्पदिरिपतिः स्थापनादु पुनादित्वा त्वा पुनात्विदेति पुनादित्वा त्वा पुनात्विदि पुनात्विदेति पुनादु पुनात्युत्याह हेति पुनादु पुनात्युत्याह इत्याह हेदीत्याह मनोमन आहेदीत्याह मनः आहमनो मन आहाहमनो वै वै मन आहाहमनो वै मनो वै वै मनो मना वै चित्पदिश्चित्पदिर्वै मनो मना वै चित्पदिः वै चित्पदिश्चित्पदिर्वै वै चित्पदिर्मनसा मनसा चित्पदिर्वै वै चित्पदिर्मनसा चित्पदिर्मनसा मनसा चित्पदिश्चित्पदिर्मनसैवैव मनसा चित्पदिश्चित्पदिर्मनसैव चित्पदिरिति चित्पदिः मनसैवैव मनसा मनसैवैनमेनमेव मनसा मनसैवैनम् एवैनमेनमेवैवैनम् पवयति पवयत्येनमेवैवैनम् पवयति एनम् पवयति पवयत्येनमेनम् पवयति वाक्पतिर्वाक्पतिः पवयत्येनमेनम् पवयति वाक्पतिः पवयति वाक्पतिर्वाक्पतिः पवयति पवयति वाक्पतिस्त्वा त्वा वाक्पतिः पवयति पवयति वाक्पतिस्त्वा वाक्पतिस्त्वा त्वा वाक्पतिर्वाक्पतिस्थापनादु मनादत्वा वाक्पतिर्वाक्पतिस्थापनादु वाक्पतिः त्वापनादु पुनादत्वात्त्वापनात्विदेति पुनादत्वात्त्वापनात्विदि पुनात्विदेति पुनादु पुनात्युत्याह हेति पुनादु पुनात्युत्याह इत्याह हेदीत्याह वाचा वाचा हेदीत्याह वाचा आह वाचा वाचाहाह वाचैवैव वाचाहाह वाचैव वाचैवैव वाचा वाचैवैनमेनमेव वाचा वाचैवैनम् एवैनमेनमेवैवैनम् भवेति भवेत्येनमेवैवैनम् भवेति एनम् भवयति भवयत्येनमेनम् भवयति देवो देवः पवयत्येनमेनम् भवयति देवः भवयति देवो देवः पवयति भवयति देवस्त्वा देवः पवयति भवयति देवस्त्वा देवस्त्वा त्वा देवो देवस्त्वा सविता सविता त्वा देवो देवस्त्वा सविता त्वा सविता सविता त्वा सविता पुनातु पुनातु सविता त्वा सविता पुनातु सविता पुनातु पुनात् सविता सविता पुनात्विदेति पुनात् सविता सविता पुनात्विदि पुनात्विदेति पुनात् पुनात्युत्याह हेति पुनात् पुनात्युत्याह इत्याह हेदीत्याह सवितृप्रसोदस्तविदृप्रसोदः हेदीत्याह सवितृप्रसोदः आह सवितृप्रसोदस्तविदृप्रसोद आहाः सवितृप्रसोद एवैव सवितृप्रसोद आहाः सवितृप्रसोद एव सवितृप्रसोद एवैव सवितृप्रसोदस्तविदृप्रसोद एवैनमेनमेव सवितृप्रसोदस्तविदृप्रसोद एवैनम् सवितृप्रसोद इति सवितृप्रसोदः एवैनमेनमेवैवैनम् भवेति भवेत्येनमेवैवैनम् भवेति एनम् भवेति भवेत्येनमेनम् भवेति तस्य तस्य भवेत्येनमेनम् भवेति तस्य भवेति तस्य तस्य भवेति भवेति तस्य देदेतस्य भवेति भवेति तस्य दे तस्य देदेतस्य तस्य दे पवित्रपदे पवित्रपदे चेतस्य तस्य दे पवित्रपदे हे पवित्रपदे पवित्रपदे दे दे पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे दे दे पवित्रपदे पवित्रेण पवित्रपदे पवित्रेण पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रपदे पवित्रपदे पवित्रेण यस्मै पवित्रपथ इति पवित्रापदे पवित्रेण यस्मै यस्मै पवित्रेण पवित्रेण यस्मैकङ्कं यस्मै पवित्रेण पवित्रेण यस्मैकम् यस्मैकङ्कं यस्मै यस्मैकं पुने पुने कञ्यस्मै यस्मैकं पुने कं पुने पुने कङ्कं पुने दत्तत् पुने कङ्कं पुने तत् पुने दत्तत् पुने पुने दक्षकेयकोशकेयम् दत्पुने पुने दक्षकेयम् दक्षकेयकोशकेयम् दत्तच्छकेयमिति दक्षकेयम् दत्तच्छकेयमिति शिकेयमितेति शिकेयको शिकेयमित्याहेति शिकेयको शिकेयमित्याह इत्याहेदीत्याहासिषमासिषमाहेदीत्याहासिषम् आहासिषमासिषमाहासिषमेवैवासिषमाहासिषमेवासिषमेवैवासिषमासिषमेवैतामेतामेवासिषमासिषमेवैताम् आसिषमित्याहासिषम् एवैतामेतामेवैवैतामैतामेवैवैतामा एतामैतामेतामाशास्ते शास्तैतामेतामाशास्ते आशास्ते शास्ताशास्ते शास्त इति शास्त्रे यावन्तो वै वै यावन्तो यावन्तो वै देवा देवा वै यावन्तो यावन्तो वै देवाः वै देवा देवा वै वै देवा यज्ञाय यज्ञाय देवा वै वै देवा यज्ञाय देवायज्ञाय यज्ञाय देवा देवायज्ञाया पुनता पुनत यज्ञाय देवा देवायज्ञाया पुनत यज्ञाया पुनता पुनत यज्ञाय यज्ञाया पुनत ते ते पुनत यज्ञाय यज्ञाया पुनत ते अपुनत ते ते पुनता पुनतत एवैव ते पुनता पुनतत एव त एवैव तेत एवाभवन्न भवन्नेव तेत एवाभवन् एवाभवन्न भवन्नेवैवाभवनयो यो भवन्नेवैवाभवनयः अभवनयो यो भवन्न भवनय एवमेवय्यो भवन्न भवनय एवम् एवमेवय्यो य एवम् विद्वान् विद्वानेवय्यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वान् यज्ञाय यज्ञाय विद्वानेवमेवम् विद्वान् यज्ञाय विद्वान् यज्ञाय यज्ञाय विद्वान् विद्वान् यज्ञाय पुनीते पुनीते यज्ञाय विद्वान् विद्वान् यज्ञाय पुनीते यज्ञाय पुनीते पुनीते यज्ञाय यज्ञाय पुनीते भवति भवति पुनीते यज्ञाय यज्ञाय पुनीते भवति पुनीते भवति भवति पुनीते पुनीते भवत्येवैव भवति पुनीते पुनीते भवत्येव भवत्येवैव भवति भवत्येव बहिर्बहिरेव भवति भवत्येव बहिः एव बहिर्बहिरेवैव बहिःपवयित्रापवयित्रा बहिरेवैव बहिःपवयित्रा बहिःपवयित्रापवयित्रा बहिर्बहिःपवयित्रान्तरन्तःपवयित्रा बहिर्बहिःपवयित्रान्तः पवित्रान्तरन्तःपवित्रापवित्रान्तःप्रप्रान्तःपवित्रापवित्रान्तःप्रान्तरन्तःप्रपादयति प्रपादयति पादयति प्रप्रपादयति मनुष्यलोके मनुष्यलोके पादयति प्रप्रपादयति मनुष्यलोके पादयति मनुष्यलोके मनुष्यलोके पादयति पादयति मनुष्यलोक एवैव मनुष्यलोके पादयति पादयति मनुष्यलोक एव मनुष्यलोक एवैव मनुष्यलोके मनुष्यलोक एवैनमेनमेव मनुष्यलोके मनुष्यलोक एवैनम् मनुष्यलोक इति मनुष्या लोके एवैनमेनमेवैवैनम् पवयित्वा पवयित्वैनमेवैवैनम् पवयित्वा एनम् पवयित्वा पवयित्वैनमेनम् पवयित्वा भूतम् भूतम् पवयित्वैनमेनम् पवयित्वा भूतम् पवयित्वा भूतम् भूतम् पवयित्वा भूतम् देवलोकम् देवलोकम् भूतम् पवयित्वा पवयित्वा भूतम् देवलोकम् भूतम् देवलोकम् देवलोकम् भूतम् भूतम् देवलोकम् प्रप्रदेवलोकम् भूतम् भूतम् देवलोकम् प्र देवलोकम् प्रप्रदेवलोकम् देवलोकम् प्रणयति नयति प्रदेवलोकम् देवलोकम् प्रणयति देवलोकमिति देवालोकम् प्रणयति नयति प्रणयत्यदीक्षितो दीक्षितो नयति प्रणयत्यदीक्षितः नयत्रि ईक्षितो ईक्षितो ईक्षित एकैकयादीक्षितो नयत्रीक्षित एकया हरीक्षितकैकयादीक्षितो ईक्षित एकया हुत्या एकया हुत्याहुत्येकयैकया हुत्येतीत्याहुत्येकयैकया हुत्येति आहुत्येतीत्याहुत्याहुत्येत्याहुराहुरित्याहुत्याहुत्येत्याहु आहुत्येत्याहुत्या इत्याहुराहृदेत्याहुश्रुवेण श्रुवेणाहृदेत्याहुश्रुवेण आहुश्रुवेण श्रुवेणाहुराहुश्रुवेण चतस्रश्चतस्रश्रुवेणाहुराहुश्रुवेण चतस्रः श्रुवेण चतस्रश्चतस्रश्रुवेण श्रुवेण चतस्रोजहोदि जहोदि चतस्रश्रुवेण श्रुवेण चतस्रो जहोदि चतस्रोजहोदिजहोदिचतस्रश्चतस्रोजहोदि दीक्षलत्वायदीक्षलत्वाय जहोदि चतस्रश्चतस्रोजहोदिरीक्षलत्वाय जहोदिरीक्षलत्वाय दीक्षलत्वाय जहोदिजहोदिरीक्षलत्वाय सृजा सृजादीक्षलत्वाय जहोदिजहोदिरीक्षलत्वाय सृजा ीक्षदत्ताय सृजा सृजादीक्षदत्ताय दीक्षदत्ताय सृजा पञ्चमी पञ्चमेक सृजादीक्षदत्ताय दीक्षदत्ताय सृजा पञ्चमी दीक्षितत्तायेति दीक्षिता प्राय स सृजा पञ्चमीम् पञ्चमेकसृजा सृजा पञ्चमीम् पञ्चाक्षरा पञ्चाक्षरा पञ्चमेकसृजा सृजा पञ्चमीम् पञ्चाक्षरा पञ्चमीम् पञ्चाक्षरा पञ्चाक्षरा पञ्चमीम् पञ्चमीम् पञ्चाक्षरा पञ्चः पञ्चः पञ्चाक्षरा पञ्चमीम् पञ्चमीम् पञ्चाक्षरा पञ्चः पञ्चाक्षरा पङ्क्तः पङ्क्तः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तः पाङ्क्तः पाङ्क्तः पङ्क्तः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तः पाङ्क्तः पञ्चाक्षरेति पञ्च अक्षरा पङ्क्तः पाङ्क्तः पाङ्क्तः पङ्क्तः पङ्क्तः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तः पङ्क्तः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञं यज्ञं यज्ञः पाङ्क्तः पाङ्क्तो यज्ञो यज्ञम् यज्ञो यज्ञं यज्ञं यज्ञो यज्ञो यज्ञमेवैव यज्ञं यज्ञो यज्ञो यज्ञमेव यज्ञमेवैव यज्ञं यज्ञमेव वा वैव यज्ञं यज्ञमेव एवा वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्ध आगोत्या आगोत्ये रुन्धे वावरुन्ध आगोत्ये रुन्ध आगोत्या आगोत्ये रुन्धे रुन्ध आगोत्ये प्रैजे प्रैज आगोत्ये रुन्धे रुन्ध आगोत्ये प्रैजे आगोत्ये प्रैजे प्रैज आगोत्या आगोत्ये प्रैजज्ञये प्रैज आगोत्या आगोत्ये प्रैजज्ञये आगोत्या इत्यागोत्ये प्रयुजेग्नयज्ञये प्रयुजे प्रयुजेग्नये स्वः स्वहाग्नये प्रयुजे प्रयुजेग्नये स्वः प्रयुज इति प्रायुजे अग्नये स्वः स्वहाग्नयज्ञये स्वाहेदि स्वहाग्नयज्ञये स्वाहेदि स्वाहेदि स्वः स्वहेत्याह हेदि स्वः स्वहेत्याह इत्याह हेदित्याह गोत्या गोत्या हेदित्याह गोत्या आह गोत्या गोत्याह गोत्या हिष्य गोत्याह गोत्याहि आगोत्याहिष्य गोत्या गोत्याहि पुरुषः पुरुषो ह्य गोत्या गोत्याहि पुरुषः आगोत्येत्या गोत्या हि पुरुषः पुरुषो हि पुरुषो यज्ञं यज्ञं पुरुषो हि पुरुष यज्ञम् पुरुष यज्ञं यज्ञं पुरुषः पुरुष यज्ञमभ्यभियज्ञं पुरुषः पुरुष यज्ञमभि यज्ञमभ्यभियज्ञं यज्ञमभिप्रयुङ्क्ते प्रयुङ्क्ते यज्ञं यज्ञमभिप्रयुङ्क्ते अभिप्रयुङ्क्ते प्रयुङ्क्तेभ्यभिप्रयुङ्क्ते यजय यजय प्रयुङ्क्तेभ्यभिप्रयुङ्क्ते यजय प्रयुङ्क्ते यजय यजय प्रयुङ्क्ते प्रयुङ्क्ते यजयति यजय प्रयुङ्क्ते प्रयुङ्क्ते यजयति प्रयुङ्क इति प्रायुङ्क्ते यजयति यजय यजयति मेधायै मेधाया इति यजय यजयति मेधायै इति मेधायै मेधाया इति मेधायै मनसे मनसे मेधाया इति मेधायै मनसे मेधायै मनसे मनसे मेधायै मेधायै मनसे ज्ञये मनसे मेधायै मेधायै मनसे ज्ञये मनसे ज्ञये ज्ञये मनसे मनसे ज्ञये स्वाहा स्वाहा ज्ञये मनसे मनसे ज्ञये स्वाहा अग्नये स्वाह स्वाहाग्नयज्ञये स्वाहेति स्वाहाग्नयज्ञये स्वाहेति स्वाहेति स्वाहा स्वहेत्याह हेति स्वाहा स्वहेत्याह इत्याह हेदित्याह मेधया मेधया हेदित्याह मेधया आह मेधया मेधयाह मेधयाहि मेधयाह मेधयाहि मेधयाहि मेधया मेधयाहि मनसा मनसा हि मेधया मेधयाहि मनसा हि मनसा मनसा हि मनसा पुरुषः पुरुषो मनसा हि मनसा पुरुषः मनसा पुरुषः पुरुषो मनसा मनसा पुरुषो यज्ञं यज्ञं पुरुषो मनसा मनसा पुरुषो यज्ञं पुरुषो यज्ञं यज्ञं पुरुषः पुरुषो यज्ञमभिगच्छत्यभिगच्छति यज्ञं पुरुषः पुरुषो यज्ञमभिगच्छति यज्ञमभिगच्छत्यभिगच्छति यज्ञं यज्ञमभिगच्छति सरस्वत्यै सरस्वत्या अभिगच्छति यज्ञं यज्ञमभिगच्छति सरस्वत्यै अभिगच्छति सरस्वत्यै सरस्वत्या अभिगच्छत्यभिगच्छति सरस्वत्यै भूष्णे भूष्णे सरस्वत्या अभिगच्छत्यभिगच्छति सरस्वत्यै भूष्णे अभिगच्छतीत्यभिगच्छति सरस्वत्यै भूष्णे भूष्णे सरस्वत्यै सरस्वत्यै भूष्णे एज्ञयज्ञये भूष्णे सरस्वत्यै सरस्वत्यै भूष्णे एज्ञये भूष्णे एज्ञयज्ञये भूष्णे भूष्णे एज्ञये स्वाहा स्वाहाग्नये भूष्णे भूष्णे एज्ञये स्वाहा अग्नये स्वाहा स्वाहाग्नयज्ञये स्वाहेति स्वाहाग्नयज्ञये स्वाहेति स्वाहेदिस्वाहा स्वाहेत्याः इत्याहेदित्याह वाग्वागाहेदित्याह वाग् आहवाग्वागाः हवाग्वै वैवागाः हवाग्वै वाग्वै वैवाग्वाग्वै सरस्वती सरस्वती वैवाग्वाग्वै सरस्वती वै सरस्वती सरस्वती वै सरस्वती पृथिवी पृथिवी सरस्वती वै सरस्वती पृथिवी सरस्वती पृथिवी पृथिवी सरस्वती सरस्वती पृथिवी पूषा पूषा पृथिवी सरस्वती सरस्वती पृथिवी पूषा पृथिवी पूषा पूषा पृथिवी पृथिवी पूषा वाचा वाचा पूषा पृथिवी पृथिवी पूषा वाचा पूषा वाचा वाचा पूषा पूषा वाचीमैव वाचा पूषा पूषा वाचीव वाचीमैव वाचा वाचीव पृथिव्या पृथिव्यैव वाचा वाचीव पृथिव्या एव पृथिव्या पृथिव्यैवैव पृथिव्या यज्ञं यज्ञं पृथिव्यैवैव पृथिव्या यज्ञम् पृथिव्या यज्ञं यज्ञं पृथिव्या पृथिव्या यज्ञं प्रप्रयज्ञं पृथिव्या पृथिव्या यज्ञं प्र यज्ञं प्रप्रयज्ञं यज्ञं प्रयुङ्क्यायुङ्क्ते प्रयज्ञं यज्ञं प्रयुङ्क्ते प्रयुङ्क्यायुङ्क्ते प्रप्रयुङ्क आप आपो युङ्क्ते प्रप्रयुङ्क आपः युङ्क आप आपो युङ्के युङ्क आपो देवेत्देवीरापो युङ्के युङ्क आपो देवी आपो देवेत्देवीराप आपो देवेर्बृहदेर्बृहदेर्देवीराप आपो देवेर्बृहदेः आहयाया आहाहया वै वै या आहाहया वै या वै वै या वै वर्ष्या वर्ष्या वै या वै वर्ष्याः वै वर्ष्या वर्ष्या वै वै वर्ष्यास्तास्ता वर्ष्या वै वै वर्ष्यास्ताः वर्ष्यास्तास्ता वर्ष्या वर्ष्यास्ता आप आपस्ता वर्ष्या वर्ष्यास्ता आपः ता आप आपस्तास्ता आपो देवीर्देवीरापस्तास्ता आपो देवीः आपो देवेर्देवीराप आपो देवेर्बृहदेर्बृहदेर्देवीराप आपो देवेर्बृहदीः देवेर्बृहदेर्बृहदेर्देवेर्देवेर्बृहदेर्विश्वशम्भव विश्वशम्भव बृहदेर्देवेर्बृहदेर्विश्वशम्भवेर्विश्वशम्भव विश्वशम्भव बृहदेर्बृहदेर्विश्वशम्भव यद्यद्विश्वशम्भव बृहदेर्बृहदेर्विश्वशम्भव यद् विश्वशम्भव यद्यद्विश्वशम्भव विश्वशम्भव यदेतदेतद्यद्विश्वशम्भव विश्वशम्भव यदेतद् विश्वशम्भव इति विश्वाशम्भवः यदेतदेतद्यद्यदेतद्यजर्यजरेतद्यद्यदेतद्युजुः एतद्यजर्यजरेतदेतदेतद्यजर्नन यजरेतदेतद्यजर्न यजर्नन यजर्यजर्न ब्रूयात् ब्रूयान्न यजर्यजर्न ब्रूयात् न ब्रूयात् ब्रूयान्न ब्रूयात् दिव्या दिव्या ब्रूयान्न ब्रूयात् दिव्याः ब्रूयात् दिव्या दिव्या ब्रूयात् ब्रूयात् दिव्या आपापो दिव्या ब्रूयात् ब्रूयात् दिव्या आपः दिव्या आप आपो दिव्या दिव्या आपो शान्ता अशान्ता आपो दिव्या दिव्या आपो शान्ताः आपो शान्ता अशान्ता आप आपो शान्ता इममिमम शान्ता आप आपो शान्ता इमम् अशान्ता इममिमम शान्ता अशान्ता इमल्लोकम् लोकमिमम शान्ता अशान्ता इमल्लोकम् इमल्लोकम् लोकमिममिमल्लोकमा लोकमिममिमल्लोकमा लोकमा लोकम् लोकमागच्छेयुर्गच्छेयुरा लोकम् लोकमागच्छेयुः आगच्छेयुर्गच्छेयुरागच्छेयुराप आपो गच्छेयुरागच्छेयुरापः गच्छेयुराप आपो गच्छेयुर्गच्छेयुरापो देवीर्देवीरापो गच्छेयुर्गच्छेयुरापो देवीः आपो देवीर्देवीराप आपो देवीर्बृहदेर्बृहदेर्देवीराप आपो देवीर्बृहदीः देवेर्बृहदेर्बृहदेर्देवेर्देवेर्बृहदेर्विश्वशम्भव विश्वशम्भव बृहदेर्देवेर्देवेर्बृहदेर्विश्वशम्भवः बृहदेर्विश्वशम्भव विश्वशम्भव बृहदेर्बृहदेर्विश्वशम्भव इति विश्वशम्भव बृहदेर्बृहदेर्विश्वशम्भव इति विश्वशम्भव इति विश्वशम्भव विश्वशम्भव इत्याह एति विश्वशम्भव विश्वशम्भव इत्याह विश्वशम्भव इति विश्वशम्भवः इत्याह हेदित्याह अस्मा अस्मा हेदित्याह अस्मै आहास्मा अस्मा आहास्मा एवैवास्मा आहास्मा एव अस्मा एवैवास्मा अस्मा एवैना एना एवास्मा अस्मा एवैना आह एवैना एना एवैवैना लोकाय लोकायैना एवैवैना लोकाय एना लोकाय लोकायैना एना लोकाय समेति समेति लोकायैना एना लोकाय समेति लोकाय समेति समेति लोकाय लोकाय समेति तस्मात् तस्मात् समेति लोकाय लोकाय समेति तस्मात् समेति तस्मात् तस्मात् समेति समेति तस्मात् छान्दाः छान्दास्तस्मात् समेति समेति तस्मात् छान्दाः तस्माच्छान्दाः शान्दास्तस्मात् तस्मात् छान्दा इममिमगुं शान्दास्तस्मात् तस्मात् छान्दा इमम् शान्दा इममिमगुं शान्दाः शान्दा इमम् लोकम् लोकमिमगुं शान्दाः शान्दा इमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकमा लोकमिममिमम् लोकमा लोकमा लोकम् लोकमागच्छन्ति गच्छन्त्या लोकम् लोकमागच्छन्ति आगच्छन्ति गच्छन्त्यागच्छन्ति द्यावा पृथिवी द्यावा पृथिवी गच्छन्त्यागच्छन्ति द्यावा पृथिवी गच्छन्ति द्यावा पृथिवी द्यावा पृथिवी गच्छन्ति गच्छन्ति द्यावा पृथिवी इति द्यावा पृथिवी गच्छन्ति गच्छन्ति द्यावा पृथिवी इति द्यावा पृथिवी इति द्यावा पृथिवी द्यावा पृथिवी इत्याह हे द्यावा पृथिवी द्यावा पृथिवी इत्याह द्यावा पृथिवी इति द्यावा पृथिवी यज्ञ उरुर्यज्ञ यज्ञ उर्वन्तरिक्षमन्तरिक्षमुरु यज्ञ यज्ञ उर्वन्तरिक्षम् उर्वन्तरिक्षमन्तरिक्षमुरु उर्वन्तरिक्षमितीत्यन्तरिक्षमुरु उर्वन्तरिक्षमिति अन्तरिक्षमितीत्यन्तरिक्षमन्तरिक्षमित्याहाहेत्यन्तरिक्षमन्तरिक्षमित्याह इत्याहाहेदीत्याह अन्तरिक्षेऽन्तरिक्षाहेदीत्याहान्तरिक्षे आहान्तरिक्षेऽन्तरिक्षाहान्तरिक्षेहित्यन्तरिक्षाहान्तरिक्षैः अन्तरिक्षेहित्यन्तरिक्षेऽन्तरिक्षेः यज्ञायज्ञाह्यन्तरिक्षेऽन्तरिक्षेः यज्ञः हि यज्ञायज्ञाहि यज्ञा बृहस्पतिर्बृहस्पतिर्यज्ञाहि यज्ञा बृहस्पतिः यज्ञा बृहस्पतिर्बृहस्पतिर्यज्ञा यज्ञा बृहस्पतिर्ना न बृहस्पतिर्यज्ञा यज्ञा बृहस्पतिर्नः बृहस्पतिर्नो बृहस्पतिर्बृहस्पतिर्नोहविषा हविषा न बृहस्पतिर्बृहस्पतिर्नोहविषा न हविषा हविषा नो न हविषा वृधातु वृधात हविषा नो न हविषा वृधातु हविषा वृधात् वृधात् हविषा हविषा वृधात्विदेति वृधात् हविषा हविषा वृधात्विदि वृधात्विदेति वृधात् वृधात्त्याह हेति वृधाति वृधात्त्याह इत्याह हेदीत्याह ब्रह्म ब्रह्मा हेदीत्याह ब्रह्म आह ब्रह्म ब्रह्माः ब्रह्म वै वै ब्रह्माः ब्रह्म वै वै ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पति देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवास्मास्मा एव ब्रह्मणा ब्रह्मणैवास्मै एवास्मास्मा एवैवास्मै यज्ञै यज्ञमस्मा एवैवास्मै यज्ञम् अस्मै यज्ञै यज्ञमस्मास्मै यज्ञमवाव यज्ञमस्मास्मै यज्ञमव यज्ञमवाव यज्ञै यज्ञमवरुन्धेरुन्धेव यज्ञै यज्ञमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे यद्यद्रुन्धे वावरुन्धे यद् रुन्धे यद्यद्रुन्धे रुन्धे यद्ब्रूयात् ब्रूयाद्यद्रुन्धे रुन्धे यद्ब्रूयात् यद्ब्रूयात् ब्रूयाद्यद्यद्ब्रूयाद्विधेर्विधेर्ब्रूयाद्यद्यद्ब्रूयाद्विधेः ब्रूयाद्विधेर्विधेर्ब्रूयाद्ब्रूयाद्विधेरिति विधेर्येति विधेर्विधेरिति यज्ञस्थानम् यज्ञस्थानमिति विधेर्विधेरिति यज्ञस्थानम् इति यज्ञस्थानम् यज्ञस्थानमिति यज्ञस्थानमृच्छेदृच्छेद्यज्ञस्थानमिति यज्ञस्थानमृच्छेद् यज्ञस्थानमृच्छेदृच्छेद्यज्ञस्थानम् यज्ञस्थानमृच्छेद्वृधातुवृधात्वृच्छेद्यज्ञस्थानम् यज्ञस्थानमृच्छेद्वृधातु यज्ञस्थानमिति यज्ञास्थानम् अच्छेद्वृधातुवृधात्वृच्छेदृच्छेद्वृधात्विदेति वृधात्वृच्छेदृच्छेद्वृधात्विदि वृधात्विदेति वृधातुवृधात्वित्याह हेतुवृधातुवृधात्वित्याह यज्ञाह हेदीत्याह यज्ञस्थानम् यज्ञस्थानमाहेदीत्याह यज्ञस्थानम् आह यज्ञस्थानम् यज्ञस्थानमाह यज्ञस्थानमेवैव यज्ञस्थानमाह यज्ञस्थानमेव यज्ञस्थानमेवैव यज्ञस्थानम् यज्ञस्थानमेव परिपर्येव यज्ञस्थानम् यज्ञस्थानमेव परि यज्ञस्थानमिति यज्ञास्थानम् एव परिपर्येवैव परिवृणक्तिवृणक्तिपर्येवैव परिवृणक्ति परिवृणक्तिवृणक्तिपरिपरिवृणक्तिप्रजापतिः वृणक्तिप्रजापतिर्वृणक्तिवृणक्तिप्रजापतिर्यज्ञम् यज्ञम् प्रजापतिर्वृणक्तिवृणक्तिप्रजापतिर्यज्ञम् प्रजापतिर्यज्ञमसृजता सृजत यज्ञम् प्रजापतिर्प्रजापतिर्यज्ञमसृजता अस्मात्सृष्टः प्रयजर्यजप्रयजरब्लीनादब्लीनाद्यजप्रप्रयजरब्लीनाद्यजरब्लीनादब्लीनाद्यजर्यजरब्लीनाद्प्रप्राब्लीनाद्यजर्यजरब्लीनाद्यजरब्लीनाद्यजर्यजरब्लीनाद्प्रसामसामप्राब्लीनादब्लीनाद्प्रसाम ृदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदयच्छदय ग्रहणस्य तदुदयच्छदुदयच्छदोग्रहणस्य उदयच्छदित्युदयच्छद् ग्रहणस्योग्रहणस्य तत्पदोग्रहणस्योग्रहणत्वमौग्रहणत्वमौग्रहणस्य तत्पदोग्रहणस्योग्रहणत्वमौग्रहणस्योग्रहणत्वमृजच्चौग्रहणत्वमौग्रहणस्योग्रहणस्योग्रहणत्वमृजा औद्ग्रहणत्वमृजच्चौद्ग्रहणत्वमौद्ग्रहणत्वमृजाजुहोति अर्जाजुहोतिजुहोत्सृजच्चाजुहोति यज्ञस्य यज्ञस्योद्यक्ष्यैज्ञस्योद्यक्ष्यै यज्ञस्योद्यक्ष्यादुद्यत्यै यज्ञस्योद्यक्ष्यादुद्यत्यै द्वादश द्वादशोद्यत्यै यज्ञस्य यज्ञस्योद्यत्यै द्वादश उद्युत्यै द्वादशवात्सबन्धानि वात्सबन्धानि द्वादशोद्युत्यावद्युत्यै द्वादशवात्सबन्धानि उद्युत्या इत्युदर्हि द्वादशवात्सबन्धानि वात्सबन्धानि द्वादश द्वादशवात्सबन्धान्यु द्वात्सबन्धानि द्वादश द्वादशवात्सबन्धान्यु वात्सबन्धान्युद्वात्सबन्धानि वात्सबन्धान्युदयच्छन्न यच्छन्नुद्वात्सबन्धानि वात्सबन्धान्युदयच्छन्न वात्सबन्धानीति वात्सबन्धानि उदयच्छन्न यच्छन्नुदुदयच्छन्निदीत्य यच्छन्नुदुदयच्छन्निति अयच्छन्निदीत्य यच्छन्न यच्छन्नित्याहुराहृत्य यच्छन्न यच्छन्नित्याहु इत्याहुराहृदीत्याहस्तस्मात्तस्मादाहृदीत्याहस्तस्नाद् आहस्तस्मात्तस्मादाहुराहस्तस्मात्द्वादशभिर्द्वादशभिस्तस्मादाहुराहस्तस्मात्द्वादशभिः विश्वे रायै शुद्ध्यसि रायैषध्यसी शुद्ध्यसि रायो रायैषध्यसीतीति शुद्ध्यसि रायो रायैषध्यसीति शुद्ध्यसीतीति शुद्ध्यसि शुद्ध्यसीत्याह हेति शुद्ध्यसि शुद्ध्यसीत्याह इत्याह हेदीत्याह वैश्वदेवी वैश्वदेव्या हेदीत्याह वैश्वदेवी आह वैश्वदेवी वैश्वदेव्याः वैश्वदेव्येतेनैतेन वैश्वदेव्याः वैश्वदेव्येतेन वैश्वदेव्येतेनैतेन वैश्वदेवी वैश्वदेव्येतेन द्युम्नम् द्युम्नमेतेन वैश्वदेवी वैश्वदेव्येतेन द्युम्नम् वैश्वदेवीति वैश्वादेवी एतेन द्युम्नम् द्युम्नमेतेनैतेन द्युम्नम् वृणेत वृणेत द्युम्नमेतेनैतेन द्युम्नम् वृणेत द्युम्नम् वृणेत वृणेत द्युम्नम् द्युम्नम् वृणेत पुष्यसे पुष्यसे वृणेत द्युम्नम् द्युम्नम् वृणेत पुष्यसे वृणेत पुष्यसे पुष्यसे वृणेत वृणेत पुष्यसैलीति पुष्यसे वृणेत वृणेत पुष्यसैति पुष्यसैलीति पुष्यसे पुष्यसैत्याह हेति पुष्यसे पुष्यसैत्याह इत्याह हेदीत्याह पौष्णी पौष्ण्या हेदीत्याह पौष्णी आह पौष्णी पौष्ण्याः पौष्ण्येतेनैतेन पौष्ण्याः पौष्ण्येतेन पौष्ण्येतेनैतेन पौष्णे पौष्ण्येतेन सा सैतेन पौष्णी पौष्ण्येतेन सा एतेन सा सैतेनैतेन सा वै वै सैतेनैतेन सा वै वै सा वा एषैषा वै सा वा एषा वा एषैषा वै वा एषर्गृगेषा वै वा एषर्ग एषर्गृगेषैषत् सर्वदेवत्या सर्वदेवत्यर्गेषैषत् सर्वदेवत्या अत्सर्वदेवत्या सर्वदेवत्यर्गृक् सर्वदेवत्या यद्यत् सर्वदेवत्यर्गृक् सर्वदेवत्या यत् सर्वदेवत्या यद्यत् सर्वदेवत्या सर्वदेवत्या यदेतयैतया यत् सर्वदेवत्या सर्वदेवत्या यदेतया सर्वदेवत्येति सर्वा देवत्या यदेतयैतया यद्यदेतयश्चैतया यद्यदेतयश्च एतयत्यर्चैतयैतयच्चादेक्षैतदेक्षयत्युचैतयैतयच्चादेक्षयति अचादेक्षैतदेक्षयत्युचत्यादेक्षैत सर्वाभिः सर्वाभिर्देक्षयत्युचत्यादेक्षैत सर्वाभिः देक्षैत सर्वाभिः सर्वाभिर्देक्षैतदेक्षैत सर्वाभिरेवैव सर्वाभिर्देक्षैतदेक्षैत सर्वाभिरेव सर्वाभिरेवैव सर्वाभिः सर्वाभिरेवैनमेनमेव सर्वाभिः सर्वाभिरेवैनम् एवैनमेनमेवैवैनम् देवताभिर्देवताभिरेनमेवैवैनम् देवताभिः एनम् देवताभिर्देवताभिरेनमेनम् देवताभिर्देक्षैतदेक्षैतदेवताभिरेनमेनम् देवताभिर्देक्षैति देवताभिर्देक्षैतदेक्षैतदेवताभिर्देवताभिर्देक्षैत सप्ताक्षरम् सप्ताक्षरम् देक्षैतदेवताभिर्देवताभिर्देक्षैत सप्ताक्षरम् देक्षैत सप्ताक्षरगो सप्ताक्षरम् देक्षैत देक्षैत सप्ताक्षरम् प्रथमम् प्रथमगो सप्ताक्षरम् देक्षैत देक्षैत सप्ताक्षरम् प्रथमम् सप्ताक्षरम् प्रथमम् प्रथमगो सप्ताक्षरगो सप्ताक्षरम् प्रथमम् पदम् पदम् प्रथमगो सप्ताक्षरगो सप्ताक्षरम् प्रथमम् पदम् सप्ताक्षरमिति सप्ताक्षरम् प्रथमम् पदम् पदम् प्रथमम् प्रथमम् पदमष्टाक्षराण्यष्टाक्षराणि पदम् प्रथमम् प्रथमम् पदमष्टाक्षराणि पदमष्टाक्षराण्यष्टाक्षराणि पदम् पदमष्टाक्षराणि त्रीणि त्रीण्यष्टाक्षराणि पदम् पदमष्टाक्षराणि त्रीणि अष्टाक्षराणि त्रीणि त्रीण्यष्टाक्षराण्यष्टाक्षराणि त्रीणि यानि यानि त्रीण्यष्टाक्षराण्यष्टाक्षराणि त्रीणि यानि अष्टाक्षराणीत्यष्टा अक्षराणि त्रीणि यानि यानि त्रीणि त्रीणि यानि त्रीणि त्रीणि यानि त्रीणि त्रीणि यानि त्रीणि यानि त्रीणि त्रीणि यानि यानि त्रीणि तानि तानि त्रीणि यानि यानि त्रीणि तानि त्रीणि तानि तानि त्रीणि त्रीणि तान्यष्टावष्टौ तानि त्रीणि त्रीणि तान्यष्टौ तान्यष्टावष्टौ तानि तान्यष्टावुपोपाष्टौ तानि तान्यष्टावुप अष्टावुपोपाष्टावष्टावुप इन्द्रियञ्जुपाष्टावष्टावुप इन्दि उपयन्ति यञ्जुपोपयन्ति यानि यानि यञ्जुपोपयन्ति यानि यन्दियानि यानि यन्दि यन्दियानि चत्वारि चत्वारि यानि यन्दि यन्दियानि चत्वारि यानि चत्वारि चत्वारि यानि यानि चत्वारि तानि तानि चत्वारि यानि यानि चत्वारि तानि चत्वारि तानि तानि चत्वारि चत्वारि तान्यष्टावष्टौ तानि चत्वारि चत्वारि तान्यष्टौ तान्यष्टावष्टौ तानि तान्यष्टौ यद्यदष्टौ तानि तान्यष्टौ यद् अष्टौ यद्यदष्टावष्टौ यदष्टाक्षराष्टाक्षरा यदष्टावष्टौ यदष्टाक्षरा यदष्टाक्षराष्टाक्षरा यद्यदष्टाक्षरा तेन देनाष्टाक्षरा यद्यदष्टाक्षरा तेन अष्टाक्षरातेन तेनाष्टाक्षराष्टाक्षरातेन गायत्री गायत्री तेनाष्टाक्षराष्टाक्षरातेन गायत्री अष्टाक्षरेत्यष्टाक्षरेण गायत्री गायत्री तेन गायत्री यद्यद्गायत्री तेन गायत्री यत् गायत्री यद्यद्गायत्री गायत्री यदेकादशाक्षरैकादशाक्षरा यद्गायत्री गायत्री यदेकादशाक्षरा यदेकादशाक्षरैकादशाक्षरा यद्यदेकादशाक्षरा तेनैकादशाक्षरा यद्यदेकादशाक्षरा तेन एकादशाक्षरातेन तेनैकादशाक्षरैकादशाक्षरातेन तिष्ठक् तिष्ठक्तेनैकादशाक्षरैकादशाक्षरातेन तिष्ठक् एकादशाक्षरेत्येकादशाक्षरा तेन तिष्ठक् तिष्ठक्तेन तेन तिष्ठग्यद्यत्तिष्ठक्तेन तेन तिष्ठग्यत् तिष्ठग्यद्यत्तिष्ठक् तिष्ठग्यद्वादशाक्षरा द्वादशाक्षरा यत्तिष्ठक् तिष्ठग्यद्वादशाक्षरा यद्वादशाक्षरा द्वादशाक्षरा यद्यद्वादशाक्षरा तेन तेन द्वादशाक्षरा यद्यद्वादशाक्षरा तेन द्वादशाक्षरा तेन तेन द्वादशाक्षरा द्वादशाक्षरा तेन जगति जगति तेन द्वादशाक्षरा द्वादशाक्षरा तेन जगति द्वादशाक्षरेण द्वादशाक्षरा तेन जगति जगति तेन जगति सा जगति तेन जगति सा जगति सा जगति जगति सा वै वै सा जगति जगति सा वै वै सा वा एषैषा वै सा वा एषा वा एषैषा वै वा एषर्गृगेषा वै वा एषर्ग एषर्गृगेषैषक् सर्वाणि सर्वाण्यर्गेषैषक् सर्वाणि सर्वाणि सर्वाण्यर्गृ सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाण्यर्गृ सर्वाणि छन्दागुंसि सर्वाणि छन्दागुंसि छन्दागुंसि सर्वाणि सर्वाणि छन्दागुंसि यद्यच्छन्दागुंसि सर्वाणि सर्वाणि छन्दागुंसि यत् छन्दागुंसि यद्यच्छन्दागुंसि छन्दागुंसि यदेत एतया यच्छन्दागुंसि छन्दागुंसि यदेतया यदेत एतया यद्यदेत यच्चैतया यद्यदेत यच्च एत यच्चैत एत यच्चा दीक्षैत दीक्षयच्युतैत एत यच्चा दीक्षयति अर्चादेक्षैत दीक्षयच्युतच्चादेक्षैत सर्वेभिः सर्वेभिर्देक्षयच्युतच्चादेक्षैत सर्वेभिः देक्षैत सर्वेभिः सर्वेभिर्देक्षैत देक्षैत सर्वेभिरेवैव सर्वेभिर्देक्षैत देक्षैत सर्वेभिरेव सर्वेभिरेवैव सर्वेभिः सर्वेभिरेवैनमेनमेव सर्वेभिः सर्वेभिरेवैनम् एवैनमेनमेवैवैनम् छन्दाभिश्छन्दाभिरेनमेवैवैनम् छन्दाभिः एनम् छन्दाभिश्छन्दाभिरेनमेनम् छन्दाभिर्देक्षैत दीक्षैत छन्दाभिरेनमेनम् छन्दाभिर्देक्षैति छन्दाभिर्देक्षैत दीक्षैत छन्दाभिश्छन्दाभिर्देक्षैत सप्ताक्षरगुण सप्ताक्षरम् देक्षैत छन्दाभिश्छन्दाभिर्देक्षैत सप्ताक्षरम् छन्दाभिरिति छन्दः देक्षैत सप्ताक्षरगुण सप्ताक्षरम् देक्षैत दीक्षैत सप्ताक्षरम् प्रथमम् प्रथमगुण सप्ताक्षरम् देक्षैत दीक्षैत सप्ताक्षरम् प्रथमम् सप्ताक्षरम् प्रथमम् प्रथमगो सप्ताक्षरगो सप्ताक्षरम् प्रथमम् पदम् पदम् प्रथमगो सप्ताक्षरगो सप्ताक्षरम् प्रथमम् पदम् सप्ताक्षरमिति सप्ताक्षरम् प्रथमम् पदम् पदम् प्रथमम् प्रथमम् पदगो सप्तपदा सप्तपदा पदम् प्रथमम् प्रथमम् पदगो सप्तपदा पदगो सप्तपदा सप्तपदा पदम् पदगो सप्तपदा शिक्वरि शिक्वरि सप्तपदा पदम् पदगो सप्तपदा शिक्वरि सप्तपदा शिक्वरि शिक्वरि सप्तपदा सप्तपदा शिक्वरि पशुः पशुः शिक्वरि सप्तपदा सप्तपदा शिक्वरि पशुः सप्तपदेति सप्तापदा शिक्वरि पशुः पशुः शिक्वरि शिक्वरि पशुः शिक्वरि शिक्वरि पशुः शिक्वरि शिक्वरि पशुः शिक्वरि पशुः शिक्वरि शिक्वरि पशुः पशुः शिक्वरि पशून् पशून् शिक्वरि पशुः पशुः शिक्वरि पशून् शिक्वरि पशून् पशून् शिक्वरि शिक्वरि पशूनेवैव पशून् शिक्वरि शिक्वरि पशूनेव पशूनेवैव पशून् पशूनेवावैव पशून् पशूनेवाव एवावैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्ध एकस्मादेकस्माद् रुन्धे वावरुन्ध एकस्मात् रुन्ध एकस्मादेकस्मात् रुन्धे रुन्ध एकस्मादक्षरादक्षरादेकस्माद् रुन्धे रुन्ध एकस्मादक्षरात् एकस्मादक्षरादक्षरादेकस्मादेकस्मादक्षरादराप्तमनाप्तमक्षरादेकस्मादेकस्मादक्षरादनाप्तम् अक्षरादनाप्तमनाप्तमक्षरादक्षरादनाप्तम् प्रथमम् प्रथममनाप्तमक्षरादक्षरादनाप्तम् प्रथमम् अनाप्तम् प्रथमम् प्रथममनाप्तमनाप्तम् प्रथमम् पदम् पदम् प्रथममनाप्तमनाप्तम् प्रथमम् पदम् प्रथमम् पदम् पदम् प्रथमम् प्रथमम् वदन्तस्मात् तस्मात् पदम् प्रथमम् प्रथमम् वदन्तस्मात् वदन्तस्मात् तस्मात् पदम् वदन्तस्माद्यद्यत्तस्मात् पदम् वदन्तस्माद्यद् तस्माद्यद्यत्तस्मात् तस्माद्यद्वाचो वाचो यत्तस्मात् तस्माद्यद्वाचः यद्वाचो वाचो यद्यद्वाचो नाप्तमनाप्तम् वाचो यद्यद्वाचो नाप्तम् वाचो नाप्तमनाप्तम् वाचो वाचो नाप्तम् तत्तदनाप्तम् वाचो वाचो नाप्तम् तद् अनाप्तम् तत्तदनाप्तमनाप्तम् तम् मनुष्या मनुष्यास्तदनाप्तमनाप्तम् तम् मनुष्याः तन्मनुष्या मनुष्यास्तत्तन्मनुष्या उपोपमनुष्यास्तत्तन्मनुष्या उप मनुष्या उपोपमनुष्या मनुष्या उपजीवन्ति लेवन्त्यपमनुष्या मनुष्या उपजीवन्ति उपजीवन्ति लेवन्त्युपोपजीवन्ति पूर्णया पूर्णया देवन्त्युपोपजीवन्ति पूर्णया जीवन्ति पूर्णया पूर्णया जीवन्ति जीवन्ति पूर्णया ज्योति ज्योति पूर्णया जीवन्ति जीवन्ति पूर्णया ज्योति पूर्णया ज्योति ज्योति पूर्णया पूर्णया ज्योति पूर्णः पूर्णो ज्योति पूर्णया पूर्णया ज्योति पूर्णः ज्योति पूर्णः पूर्णो ज्योति ज्योति पूर्णैवेव पूर्णो ज्योति ज्योति पूर्णैव पूर्णैवेव पूर्णः पूर्ण इव हिव पूर्णः पूर्णैव हि इव हिवे महि प्रजापतिः प्रजापतिर्हिवे महि प्रजापतिः हि प्रजापतिः प्रजापतिर्हि हि प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिर्हि हि प्रजापतिः प्रजापतेः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्याहाप्त्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यै प्रजापतिरिति प्रजापतिः प्रजापतेराप्त्याहाप्त्यै प्रजापतेः प्रजापतेराप्त्यैन्योनयान्योनयाप्त्यै प्रजापतेः प्रजापतेराप्त्यैन्योनया प्रजापतेरिति प्रजापतेः आप्त्यैन्योनयान्योनयाप्त्याहाप्त्यैन्योनया जहोति जहोदिन्योनयाप्त्याहाप्त्यैन्योनया जहोति न्योनया जहोदिजहोदिन्योनयान्योनया जहोदिन्योनान्योनाद् जहोदिन्योनयान्योनाद्योदिन्योनाद्योनयेधिनी ओनयाहोदिन्योनान्योनाद्योदिजहोदिन्योनाद्योनाद्योदिजहोदिन्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद्योनाद प्रजापतिः प्रजापतिः प्रजाः प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजतासृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिरज प्रजापतिः प्रजा असृजतासृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजानामसृजत प्रजाः प्रजा असृजत प्रजानाम् प्रजा इति प्राजाः असृजत प्रजानाम् प्रजानामसृजतासृजत प्रजानागो सृष्टिसृष्टिः प्रजानामसृजतासृजत प्रजानागो सृष्टिः प्रजानागो सृष्टिसृष्टिः प्रजानाम् प्रजानागो सृष्टिः प्रजानामिति प्राजानाम् सृष्ट्या इति सृष्टिः रक्षामे वै वार्क्षामे रक्षामे वै देवेभ्यो देवेभ्यो वार्क्षामे रक्षामे वै देवेभ्य रक्षामे इत्युर्गोधामे वै देवेभ्यो देवेभ्यो वै वै देवेभ्यो यज्ञाय यज्ञाय देवेभ्यो वै वै देवेभ्यो यज्ञाय देवेभ्यो यज्ञाय यज्ञाय देवेभ्यो देवेभ्यो यज्ञायाधिष्ठमाने अधिष्ठमाने यज्ञाय देवेभ्यो देवेभ्यो यज्ञायाधिष्ठमाने यज्ञायाधिष्ठमाने अधिष्ठमाने यज्ञाय यज्ञायाधिष्ठमाने कृष्णः कृष्णोऽधिष्ठमाने यज्ञाय यज्ञायाधिष्ठमाने कृष्णः अधिष्ठमाने कृष्णः कृष्णोऽधिष्ठमाने अधिष्ठमाने कृष्णोरूपको रूपम् कृष्णोऽधिष्ठमाने अधिष्ठमाने कृष्णोरूपम् अधिष्ठमाने इत्यधिष्ठमाने कृष्णरूपको रूपम् कृष्णः कृष्णोरूपम् कृत्वा कृत्वा रूपम् कृष्णः कृष्णोरूपम् कृत्वा रूपम् कृत्वा कृत्वा रूपको रूपम् कृत्वा वक्रम्या वक्रम्य कृत्वा रूपको रूपम् कृत्वा वक्रम्य कृत्वा वक्रम्या वक्रम्य कृत्वा कृत्वा वक्रम्याधिष्ठतामधिष्ठताम वक्रम्य कृत्वा कृत्वा वक्रम्याधिष्ठताम् अवक्रम्याधिष्ठतामधिष्ठताम वक्रम्या वक्रम्याधिष्ठतान् दे दे निष्ठताम वक्रम्या वक्रम्याधिष्ठतान् दे अवक्रमेतवाक्रम्य अधिष्ठतान् दे दे निष्ठतामधिष्ठतान् दे मन्यन्तामन्यन्त दे निष्ठतामधिष्ठतान् दे मन्यन्त दे मन्यन्तामन्यन्त दे ते मन्यन्तयम् यममन्यन्त दे ते मन्यन्तयम् अमन्यन्तयम् यममन्यन्तामन्यन्तयम् वै वै यममन्यन्तामन्यन्तयम् वै यम् वै वैयम् वा इमे इमे वैयम् वा इमे वा इमे इमे वै वा इमे उपावत्सद उपावत्सद इमे वै वा इमे उपावत्सद इमे उपावत्सद उपावत्सद इमे इमे उपावत्सद स उपावत्सद इमे इमे उपावत्सद स इमे इमे उपावत्सदस्य स उपावत्सद उपावत्सदस्य इदमिदगुं स उपावत्सद उपावत्सदस्य इदम् उपावत्सद इत्युपावत्सदः स इदमिदगुं स इदम् भविष्यति भविष्यति इदगुं स इदम् भविष्यति इदम् भविष्यति भविष्यतीदमिदम् भविष्यतीति भविष्यतीदमिदम् भविष्यतीति भविष्यतीति भविष्यति भविष्यतीति ते ते इति भविष्यति भविष्यतीति ते इति ते उपोपते इति ते उप ते उपोपते ते उपामन्त्रयन्तामन्त्रयन्तोपते ते उपामन्त्रयन्त ते इति ते उपामन्त्रयन्तामन्त्रयन्तोपोपामन्त्रयन्तते ते अमन्त्रयन्तोपोपामन्त्रयन्तते अमन्त्रयन्तते ते अमन्त्रयन्तामन्त्रयन्तते अहोरात्रयोरहोरात्रयोस्ते अमन्यन्तामन्यन्तते अहोरात्रयो ते अहोरात्रयोरहोरात्रयोस्ते ते अहोरात्रयोर्महिमानम् महिमानम् अहोरात्रयोस्ते ते अहोरात्रयोर्महिमानम् ते इति ते अहोरात्रयोर्महिमानम् महिमानमहोरात्रयोरहोरात्रयोर्महिमानमपनिधायापनिधाय महिमानमहोरात्रयोरहोरात्रयोर्महिमानमपनिधाय अहोरात्रयोरित्यः रात्रयोः महिमानमपनिधायापनिधाय महिमानम् महिमानमपनिधाय देवान् देवानपनिधाय महिमानम् महिमानमपनिधाय देवान् अपनिधाय देवान् देवानपनिधायापनिधाय देवानुपावत्येदामुपावत्येदानपनिधायापनिधाय देवानुपावत्येताम् अपनिधायेत्यपानिधाय देवानुपावत्येतामुपावत्येतान् देवान् देवानुपावत्येतामेष एष उपावत्येतान् देवान् देवानुपावत्येतामेष उपावत्येतामेष एष उपावत्येतामुपावत्येतामेष वै वा एष उपावत्येतामुपावत्येतामेष वै उपावत्येतामित्युपावर्तेताम् एष वै वा एष वा अचो वा एष वा अचः वा अच अचो वै वा अचो वर्णो वर्ण अचो वै वा अचो वर्णः अचो वर्णो वर्ण अच अचो वर्णो यद्यद्वर्ण अच अचो वर्णो यद् वर्णो यद्यद्वर्णो वर्णो यच्छुक्लगो शुक्लम् यद्वर्णो वर्णो यच्छुक्लम् यच्छुक्लगो शुक्लम् यद्यच्छुक्लम् कृष्णाजनस्य कृष्णाजनस्य शुक्लम् यद्यच्छुक्लम् कृष्णाजनस्य शुक्लम् कृष्णाजनस्य कृष्णाजनस्य शुक्लगो शुक्लम् कृष्णाजनस्यैष एष कृष्णाजनस्य शुक्लगो शुक्लम् कृष्णाजनस्यैष कृष्णाजनस्यैष एष कृष्णाजनस्य कृष्णाजनस्यैष साम्नः साम्न एष कृष्णाजनस्य कृष्णाजनस्यैष साम्नः कृष्णाजनस्येति कृष्णाजनस्य एष साम्नः साम्न एष साम्नो यद्यत्साम्न एष साम्नो यत् साम्नो यद्यत्साम्नः साम्नो यत्कृष्णम् कृष्णम् यत्साम्नः साम्नो यत्कृष्णम् यत्कृष्णम् कृष्णम् रक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयोरक्षामयो आहत्सामे आहत्सामे अत्सामे आहात्सामे एवैवत्सामे आहात्सामे एव अत्सामे एवैवत्सामे अत्सामे एव वा वैवत्सामे अत्सामे एव वा अत्सामे इत्यर्गोत्सामे एव वा वै वैवावरुन्धे रुन्धे वै वैवावरुन्धे अवरुन्धे रुन्धे वावरुन्ध एष एष रुन्धे वावरुन्ध एषः रुन्ध एष एष रुन्धे रुन्ध एष वै वा एष रुन्धे रुन्ध एष वै एष वै वा एष एष वा अह्नोऽह्नो वा एष एष वा अह्नः वा अह्नोऽह्नो वै वा अह्नो वर्णो वर्णोऽह्नो वै वा अह्नो वर्णः अह्नावर्णावर्णोऽह्नावर्णो यद्यद्वर्णोऽह्नावर्णायत् वर्णायद्यद्वर्णावर्णायच्छुक्लगोशक्लयद्वर्णावर्णायच्छुक्लम् यच्छुक्लगोशक्लम् यद्यच्छुक्लम् कृष्णाजनस्य कृष्णाजनस्य शुक्लम् यद्यच्छुक्लम् कृष्णाजनस्य शुक्लम् कृष्णाजनस्य कृष्णाजनस्य शुक्लगोशक्लम् कृष्णाजनस्यैष कृष्णाजनस्य शुक्लगोशक्लम् कृष्णाजनस्यैष कृष्णाजनस्यैष एष कृष्णाजनस्य कृष्णाजनस्यैष रात्रिया रात्रिया एष कृष्णाजनस्य कृष्णाजनस्यैष रात्रिया कृष्णाजनस्येति कृष्णाजनस्य एष रात्रिया रात्रिया एष रात्रिया यद्यद्रात्रिया एष रात्रिया यद् रात्रिया यद्यद्रात्रिया रात्रिया यत्कृष्णम् कृष्णम् यद्रात्रिया रात्रिया यत्कृष्णम् यत्कृष्णम् कृष्णम् यद्यत्कृष्णम् यद्यत्कृष्णम् यद्यत्कृष्णम् यद् कृष्णम् यद्यत्कृष्णम् कृष्णम् यदेवैव यत्कृष्णम् कृष्णम् यदेव यदेवैव यद्यदेवेन योरेण योरेव यद्यदेवेन योः एवेन योरेण यो देवैवेन योस्तत्र तत्रैन यो देवैवेन योस्तत्र येन योस्तत्र तत्रैन योरेण योस्तत्रन्यक्तन्यक्तम् तत्रैन योरेण योस्तत्रन्यक्तम् तत्रन्यक्तन्यक्तम् तत्र तत्रन्यक्तम् दत्तन्यक्तम् तत्र तत्रन्यक्तम् तद् न्यक्तम् दत्तन्यक्तन्यक्तम् तदेवैव तन्यक्तन्यक्तम् तदेव यत्तमिदिने अक्तम् तदेवैव दत्तदेवा वाभैव दत्तदेवा वा ये वावैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे कृष्णाजनेन कृष्णाजनेन रुन्धे वावरुन्धे कृष्णाजनेन रुन्धे कृष्णाजनेन कृष्णाजनेन रुन्धे रुन्धे कृष्णाजनेन दीक्षयति दीक्षयति कृष्णाजनेन रुन्धे रुन्धे कृष्णाजनेन दीक्षयति कृष्णाजनेन दीक्षयति दीक्षयति कृष्णाजनेन कृष्णाजनेन दीक्षयति ब्रह्मणो ब्रह्मणो दीक्षयति कृष्णाजनेन कृष्णाजनेन दीक्षयति ब्रह्मणः कृष्णाजनेनेति कृष्णाजनेन दीक्षैत ब्रह्मणो ब्रह्मणो दीक्षैत दीक्षैत ब्रह्मणो वै वै ब्रह्मणो दीक्षैत दीक्षैत ब्रह्मणो वै ब्रह्मणो वै वै ब्रह्मणो ब्रह्मणो वा एतदेतद्वै ब्रह्मणो ब्रह्मणो वा एतद् वा एतदेतद्वै वा एतद्रूपको रूपमेतद्वै वा एतद्रूपम् एतद्रूपको रूपमेतदेतद्रूपम् यद्यद्रूपमेतदेतद्रूपम् यद् रूपम् यद्यद्रूपको रूपम् यत्कृष्णाजनम् कृष्णाजनम् यद्रूपको रूपम् यत्कृष्णाजनम् यत्कृष्णाजनम् कृष्णाजनम् यद्यत्कृष्णाजनम् ब्रह्मणा ब्रह्मणा कृष्णाजनम् यद्यत्कृष्णाजनम् ब्रह्मणा कृष्णाजनम् ब्रह्मणा ब्रह्मणा कृष्णाजनम् कृष्णाजनम् ब्रह्मणैवैव ब्रह्मणा कृष्णाजनम् कृष्णाजनम् ब्रह्मणैव कृष्णाजनमिति कृष्णाजनम् ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवैनमेनमेव ब्रह्मणा ब्रह्मणैवैनम् एवैनमेनमेवैवैनम् दीक्षयति दीक्षयत्येनमेवैवैनम् दीक्षयति एनम् दीक्षयति दीक्षयत्येनमेनम् दीक्षयतीमामिमाम् दीक्षयत्येनमेनम् दीक्षयतीमाम् दीक्षयतीमामिमाम् दीक्षयति दीक्षयतीमाम् धियम् धीमिमाम् दीक्षयति दीक्षयतीमाम् धियम् इमाम् धियम् धीमिमामिमाम् धियको शिक्षमाणस्य शिक्षमाणस्य धीमिमामिमाम् धियको शिक्षमाणस्य धियो शिक्षमाणस्य शिक्षमाणस्य धियम् धियो शिक्षमाणस्य देवदेव शिक्षमाणस्य धियम् धियो शिक्षमाणस्य देव शिक्षमाणस्य देवदेव शिक्षमाणस्य शिक्षमाणस्य देवेदीति देव शिक्षमाणस्य शिक्षमाणस्य देवेदि देवेदीति देवदेवेत्याह हेति देवदेवेत्याह इत्याहेदीत्याह यथा युर्यथायुरा हेदीत्याह यथायुः आहयथायुरिथायुराः यथायुरेवैव यथा युजरेवैव यथा युजर्यथा युजरेवैतदेतदेव यथा युजर्यथा युजरेवैतद् यथा युजरिति यथा युजुः एवैतदेतदेवैवैदद्गर्भ गर्भ एतदेवैवैदद्गर्भ एतद्गर्भ गर्भ एतदेतद्गर्भो वै वै गर्भ एतदेतद्गर्भो वै गर्भो वै वै गर्भो गर्भो वा एष वै गर्भो गर्भो वा एष वा एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यद्दीक्षितो दीक्षितो यदेश एष यद्दीक्षितः यद्दीक्षितो दीक्षितो यद्यद्दीक्षिर उल्बमुल्बम् दीक्षितो यद्यद्दीक्षिर उल्बम् दीक्षिर उल्बमुल्बम् दीक्षितो दीक्षिर उल्बम् वास वास उल्बम् दीक्षितो दीक्षिर उल्बम् वासः उल्बम् वास वास उल्बमुल्बम् वास प्रप्रवास उल्बमुल्बम् वास प्र वास प्रप्रवास वास प्रोर्णुद ऊर्णुदे प्रवासो वास प्रोर्णुदे प्रोर्णुद ऊर्णुदे प्रप्रोर्णुदे तस्मात् तस्मादूर्णुदे प्रप्रोर्णुदे तस्मात् ऊर्णदेतस्मादूर्णत ऊर्णदेतस्माद्गर्भागर्भास्तस्मादूर्णत ऊर्णदेतस्माद्गर्भास्तस्माद्गर्भागर्भास्तस्मात्तस्माद्गर्भा प्रावृताः प्रावृतागर्भास्तस्मात्तस्माद्गर्भा प्रावृता जायन्ते तदङ्गिरसोऽङ्गिरसस्तत्तदङ्गिरसस्वर्गगोऽसवर्गमङ्गिरसस्तत्तदङ्गिरसस्वर्गम् अङ्गिरसस्वर्गकोसुवर्गमङ्गिरसोऽङ्गिरसस्वर्गम् लोकम् लोककोसुवर्गमङ्गिरसोऽङ्गिरसस्वर्गम् लोकम् स्वर्गम् लोकम् लोककोसुवर्गकोसुवर्गम् लोकयन्तो यन्तो लोककोसुवर्गकोसुवर्गम् लोकयन्तः स्वर्गमिति सुवाहकम् लोकयन्तोयन्तो लोकम् लोकयन्त ऊर्जमोर्जयन्तो लोकम् लोकयन्त ऊर्जम् यन्तोर्जमोर्जयन्तोयन्त ऊर्जम् विव्योर्जयन्तोयन्त ऊर्जम् वि ऊर्जम् विव्योर्जमोर्जम् व्यभजन्त भजन्तव्योर्जमोर्जम् व्यभजन्त व्यभजन्त भजन्त विव्यभजन्त ततस्ततो भजन्त विव्यभजन्त ततः अभजन्त ततस्ततो भजन्त भजन्त ततो यद्यत्ततो भजन्त भजन्त ततो यत् ततो यद्यत्ततस्ततो यदत्यशिष्यतात्यशिष्यत यत्ततस्ततो यदत्यशिष्यत रत्यशिष्यतात्यशिष्यत यद्यरत्यशिष्यततेत्यशिष्यत यद्यरत्यशिष्यतते अत्यशिष्यततेत्यशिष्यतात्यशिष्यते शराश्शरास्तेत्यशिष्यतात्यशिष्यते शराः अत्यशिष्यते यदि अशिष्यत ते शराश्शरास्ते ते शरा अभवन्न भवञ्छरास्ते ते शरा अभवन् शरा अभवन्न भवञ्छराश्शरा अभवन्नोर्गोर्गभवञ्छराश्शरा अभवन्नोर् भवन्नोर्गोर्गभवन्नभवन्नोर्ग्वै वा ऊर्गभवन्नभवन्नोर्ग्वै ऊर्ग्वै वा ओर्गोर्ग्वैशराश्शरा वा ऊर्गोर्ग्वैशराः वैशराश्शरा वै वैशरा यद्यक्षरा वै वैशरा यत् शरा यद्यक्षरा शरा यच्छरमयी शरमयी यच्छरा शरा यच्छरमयी यच्छरमयी शरमयी यद्यक्षरमयी मेखला मेखला शरमयी यद्यक्षरमयी मेखला शरमये मेखला मेखला शरमये शरमये मेखला भवति भवति मेखला शरमये शरमये मेखला भवति शरमयीति शरामयी मेखला भवति भवति मेखला मेखला भवत्योर्जमोर्जम् भवति मेखला मेखला भवत्योर्जम् भवत्योर्जमोर्जम् भवति भवत्योर्जमेवैवोर्जम् भवति भवत्योर्जमेव ऊर्जमेवैवोर्जमोर्जमेव वा वैवोर्जमोर्जमेव वा एवा वा वै वै वा वृन्दे रन्दे वै वै वा वृन्दे अवृन्दे रन्दे वा वृन्दे मध्यतो मध्यतो रन्दे वा वृन्दे मध्यतः रन्दे मध्यतो मध्यतो रन्धे रन्धे मध्यदस्सकोसम् मध्यतो रन्धे रन्धे मध्यदस्सम् मध्यदस्सकोसम् मध्यतो मध्यदस्सन्नश्यति नश्यतिसम् मध्यतो मध्यदस्सन्नश्यति सन्नश्यति नश्यति सकोसन्नश्यति मध्यतो मध्यतो नश्यति सकोसन्नश्यति मध्यतः नश्यति मध्यतो मध्यतो नश्यति नश्यति मध्यत एवैव मध्यतो नश्यति नश्यति मध्यत एव मध्यत एवैव मध्यतो मध्यत एवास्मास्मा एव मध्यतो मध्यत एवास्मै एवास्मास्मा एवैवास्मा ऊर्जमूर्जमस्मा एवैवास्मा ऊर्जम् अस्मा ऊर्जमूर्जमस्मास्मा ऊर्जम् दधाति दधात्योर्जमस्मास्मा ऊर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमोर्जम् दधाति तस्मात्तस्माद्दधात्योर्जमोर्जम् दधाति तस्मात्तस्माद्दधाति दधाति तस्मान्मध्यतो मध्यतस्तस्माद्दधाति दधाति तस्मान्मध्यतः तस्मान्मध्यतो मध्यतस्तस्मात्तस्मान्मध्यत ऊर्जोर्जा मध्यतस्तस्मात्तस्मान्मध्यत ऊर्जा मध्यत ऊर्जोर्जा मध्यतो मध्यत ऊर्जा भुञ्जते भुञ्जत ऊर्जा मध्यतो मध्यत ऊर्जा भुञ्जते ऊर्जा भुञ्जते भुञ्जत ऊर्जोर्जा भुञ्जत ऊर्ध्वमूर्ध्वम् भुञ्जत ऊर्जोर्जा भुञ्जत ऊर्ध्वम् भुञ्जत ऊर्ध्वमूर्ध्वम् भुञ्जते भुञ्जत ऊर्ध्वम् वै वा ऊर्ध्वम् भुञ्जते भुञ्जत ऊर्ध्वम् वै ऊर्ध्वम् वै वा ऊर्ध्वमूर्ध्वम् वै पुरुषस्य पुरुषस्य वा ऊर्ध्वमूर्ध्वम् वै पुरुषस्य वै पुरुषस्य पुरुषस्य वै वै पुरुषस्य नाभ्येनाभ्ये पुरुषस्य वै वै पुरुषस्य नाभ्ये पुरुषस्य नाभ्येनाभ्ये पुरुषस्य पुरुषस्य नाभ्ये मेध्यम् मेध्यन्नाभ्ये पुरुषस्य पुरुषस्य नाभ्ये मेध्यम् नाभ्ये मेध्यम् मेध्यन्नाभ्येनाभ्ये मेध्यमवाचेनमवाचेनम् मेध्यन्नाभ्येनाभ्ये मेध्यमवाचेनम् मेध्यमवाचेनमवाचेनम् मेध्यम् मेध्यमवाचेनम मेध्यम मेध्यमवाचेनम् मेध्यम् मेध्यमवाचेनम मेध्यम् अवाचेनम मेध्यम मेध्यमवाचेनम वाचेनम मेध्यम् यद्यत मेध्यमवाचेनम वाचेनम मेध्यम् यत् अमेध्यम् यद्यत मेध्यम मेध्यम् यन्मध्यतो मध्यतो यद मेध्यम मेध्यम् यन्मध्यतः यन्मध्यतो मध्यतो यद्यन्मध्यतः सन्नह्यति सन्नह्यति मध्यतो यद्यन्मध्यतः सन्नह्यति मध्यतः सन्नह्यति सन्नह्यति मध्यतो मध्यतः सन्नह्यति मेध्यम् मेध्यमो सन्नह्यति मध्यतो मध्यतः सन्नह्यति मेध्यम् सन्नश्चिरमेध्यम् मेध्यगो सन्नश्चिरि सन्नश्चिरमेध्यम् च मेध्यगो सन्नश्चिरि सन्नश्चिरमेध्यम् च सन्नश्यति सन्दश्यति मेध्यम् च मेध्यम् मेध्यम् चैवैव च मेध्यम् मेध्यम् चैव चैवैव चैवास्यास्यैव चैवास्य एवास्यास्यैवैवास्य मेध्यममेध्यमस्यैवैवास्य मेध्यम् अस्यामेध्यममेध्यमस्यास्यामेध्यम् च मेध्यमस्यास्यामेध्यम् च अमेध्यम् च मेध्यममेध्यम् च व्यावर्तयति व्यावर्तयति च मेध्यममेध्यम् च व्यावर्तयति च व्यावर्तयति व्यावर्तयति च व्यावर्तयतीन्द्र इन्द्रो व्यावर्तयति च व्यावर्तयतीन्द्रः व्यावर्तयतीन्द्र इन्द्रो व्यावर्तयति व्यावर्तयतीन्द्र वृत्राय वृत्रायेन्द्रो व्यावर्तयति व्यावर्तयतीन्द्र वृत्राय व्यावर्तयतीति वि आवर्तयति इन्द्रो वृत्राय वृत्रायेन्द्र इन्द्रो वृत्राय वज्रम् वज्रम् वृत्रायेन्द्र इन्द्र वृत्राय वज्रम् वृत्राय वज्रम् वज्रम् वृत्राय वृत्राय वज्रम् प्रप्रवज्रम् वृत्राय वृत्राय वज्रम् प्र वज्रम् प्रप्रवज्रम् वज्रम् प्राहरदहरत्प्रवज्रम् वज्रम् प्राहरद प्राहरदहरत्प्राहरत्सोहरत्प्रप्राहरत्सः अहरत्सोहरदहरत्सत्रेधा त्रेधासोहरदहरत्सत्रेधा सत्रेधा त्रेधा सत्रेधा विवित्रेधा सत्रेधा वि त्रेधा विवित्रेधा त्रेधा व्यभवद भवद्वित्रेधा त्रेधा व्यभवद व्यभवद भवद्दिव्यभवत्स्यस्थ्योभवद्दिव्यभवत्स्य अभवत्स्यस्थ्योभवद भवत्स्यस्तृतीयम् तृतीयज्ञस्थ्योभवद भवत्स्यस्तृतीयम् स्थ्यस्तृतीयम् तृतीयज्ञस्थ्यस्तृतीयगोरथोरथस्तृतीयज्ञस्थ्यस्तृतीयगोरथः तृतीयगोरथोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् तृतीयगोरथस्तृतीयम् रथस्तृतीयम् तृतीयगोरथोरथस्तृतीयम् योपोयोपस्तृतीयगोरथोरथस्तृतीयम् योगः तृतीयोपायोपस्तृतीयम् तृतीयोपस्तृतीयम् तृतीयोपस्तृतीयम् तृतीयोपस्तृतीयम् योपस्तृतीयम् तृतीयोपायोपस्तृतीयम् ये तृतीयोपायोपस्तृतीयम् ये तृतीयञ्जे तृतीयम् तृतीयञ्जेन्दशरा अन्दशराये तृतीयम् तृतीयञ्जेन्दशराः येन्दशराशीर्यन्ताशीर्यन्तान्तशरायेन्दशराशीर्यन्त अन्तःशराशीर्यन्ताशीर्यन्तान्तःशराशीर्यन्ततेतेशीर्यन्तान्तःशराशीर्यन्तते अन्तःशरा इत्यन्तःशराः अशीर्यन्ततेतेशीर्यन्ताशीर्यन्तते शराश्शरास्तेशीर्यन्ताशीर्यन्ततेशराः ते शराश्शरास्ते ते शरा अभवन्नभवञ्छरास्ते ते शरा अभवन् शरा अभवन्नभवञ्छराः शरा अभवन्तत्तदभवञ्छराः शरा अभवन्तत् अभवन्तत्तदभवन्नभवन्तच्छरानागोशरानाम् तदभवन्नभवन्तच्छराणाम् तच्छराणागोशराणाम् तत्तच्छराणागोशरत्वगोशरत्वगोशराणाम् तत्तच्छराणागोशरत्वम् शराणागोशरत्वगोशरत्वगोशराणागोशराणागोशरत्वम् वज्र वज्रशरत्वगोशराणागोशराणागोशरत्वम् वज्रः शरत्वम् वज्रो वज्रशरत्वगोशरत्वम् वज्रो वै वै वज्रशरत्वगोशरत्वम् वज्रो वै शरत्वमिति शरात्वम् वज्रो वै वै वज्रो वज्रो वै शराशरा वै वज्रो वज्रो वै शराः वै शराशरा वै वै शराः क्षुत्क्षुच्छरा वै वै शराः क्षुत् शराः क्षुत्क्षुच्छराशराः क्षुत्खलु खलु क्षुच्छराशराः क्षुत्खलु क्षुत्खलु खलु क्षुच्छुत्खलु वै वै खलु क्षुच्छुत्खलु वै खलु वै वै खलु खलु वै मनुष्यस्य मनुष्यस्य वै खलु खलु वै मनुष्यस्य वै मनुष्यस्य मनुष्यस्य वै वै मनुष्यस्य भ्रातृव्यो भ्रातृव्यो मनुष्यस्य वै वै मनुष्यस्य भ्रातृव्यः मनुष्यस्य भ्रातृव्यो भ्रातृव्यो मनुष्यस्य मनुष्यस्य भ्रातृव्यो यद्यद्भ्रातृव्यो मनुष्यस्य मनुष्यस्य भ्रातृव्यो यद् भ्रातृव्यो यद्यद्भ्रातृव्यो भ्रातृव्यो यच्छ रमये शरमये यद्भ्रातृव्यो भ्रातृव्यो यच्छ रमयेः यच्छ रमये शरमये यद्यच्छ रमये मेखला मेखला शरमये यद्यच्छ रमये मेखला शरमये मेखला मेखला शरमये शरमये मेखला भवति भवति मेखला शरमये शरमये मेखला भवति शरमयेति शरामयी मेखला भवति भवति मेखला मेखला भवति वज्रेण वज्रेण भवति मेखला मेखला भवति वज्रेण भवति वज्रेण वज्रेण भवति भवति वज्रेणैव वज्रेण भवति भवति वज्रेणैव वज्रेणैव एव वज्रेण वज्रेणैव साक्षात् साक्षादेव वज्रेण वज्रेणैव साक्षात् एव साक्षात् साक्षादेवैव साक्षात् क्षुधम् क्षुधकम् साक्षादेवैव साक्षात् क्षुधम् साक्षात् क्षुधम् क्षुधकम् साक्षात् साक्षात् क्षुधम् भ्रातृव्यम् भ्रातृव्यम् क्षुधकम् साक्षात् साक्षात् क्षुधम् भ्रातृव्यम् साक्षादिति साक्षात् क्षुधम् भ्रातृव्यम् भ्रातृव्यम् क्षुधम् क्षुधम् भ्रातृव्यम् मध्यतो मध्यतो भ्रातृव्यम् क्षुधम् क्षुधम् भ्रातृव्यम् मध्यतः भ्रातृव्यम् मध्यतो मध्यतो भ्रातृव्यम् भ्रातृव्यम् मध्यतो पापमध्यतो भ्रातृव्यम् भ्रातृव्यम् मध्यतोप मध्यतो पापमध्यतो मध्यतोपहते हतेपमध्यतो मध्यतोपहते अपहते हते पापहते त्रिवृत्त्रिवृद्धते मापहते त्रिवृत् हते त्रिवृत्त्रिवृद्धते हते त्रिवृद्भवति भवति त्रिवृद्धते हते त्रिवृद्भवति त्रिवृद्भवति भवति त्रिवृत्त्रिवृद्भवति त्रिवृत्त्रिवृद्भवति त्रिवृत्त्रिवृद्भवति त्रिवृत् त्रिवदत्रेवद भवति त्रिवृत्रिवृद्भवति भवति त्रिवृद्वै वै त्रिवृद्भवति भवति त्रिवृद्वै त्रिवृद्वै वै त्रिवृत्रिवृद्वै प्राणः प्राणो वै त्रिवृत्रिवृद्वै प्राणः त्रिवदत्रेवद वै प्राणः प्राणो वै वै प्राणस्त्रिवृतम् त्रिवृतम् प्राणो वै वै प्राणस्त्रिवृतम् प्राणस्त्रिवृतम् त्रिवृतम् प्राणः प्राणस्त्रिवृतमेवैव त्रिवृतम् प्राणः प्राणस्त्रिवृतमेव प्राण इति प्राणः त्रिवृतमेवैव त्रिवृतम् त्रिवृतमेव प्राणम् प्राणमेव त्रिवृतम् त्रिवृतमेव प्राणम् त्रिवृतमिति त्रिवृतम् एव प्राणम् प्राणमेवैव प्राणम् मध्यतो मध्यत प्राणमेवैव प्राणम् मध्यतः प्राणम् मध्यतो मध्यतः प्राणम् प्राणम् मध्यतो यजमाने यजमाने मध्यतः प्राणम् प्राणम् मध्यतो यजमाने प्राणमिति प्राणम् मध्यतो यजमाने यजमाने मध्यतो मध्यतो यजमाने दधाति दधाति यजमाने मध्यतो मध्यतो यजमाने दधाति यजमाने दधाति दधाति यजमाने यजमाने दधाति पृथ्वी पृथ्वी दधाति यजमाने यजमाने दधाति पृथ्वी दधाति पृथ्वी पृथ्वी दधाति दधाति पृथ्वी भवति भवति पृथ्वी दधाति दधाति पृथ्वी भवति पृथ्वी भवति भवति पृथ्वी पृथ्वी भवति रज्जूनागो रज्जूनाम् भवति पृथ्वी पृथ्वी भवति रज्जूनाम् भवति रज्जूनागो रज्जूनाम् भवति भवति रज्जूनाम् व्यावृत्ति व्यावृत्ति रज्जूनाम् भवति भवति रज्जूनाम् व्यावृत्ति रज्जूनाम् व्यावृत्ति व्यावृत्ति रज्जूनागो रज्जूनाम् व्यावृत्ति मेखलया मेखलया व्यावृत्ति रज्जूनागो रज्जूनाम् व्यावृत्ति मेखलया व्यावृत्ति मेखलया मेखलया व्यावृत्ति व्यावृत्ति मेखलया यजमानम् यजमानम् मेखलया व्यावृत्ति व्यावृत्ति मेखलया यजमानम् व्यावृत्या इति आवृत्ति मेखलया यजमानम् यजमानम् मेखलया मेखलया यजमानम् दीक्षयति दीक्षयति यजमानम् मेखलया मेखलया यजमानम् दीक्षयति यजमानम् दीक्षयति दीक्षयति यजमानम् यजमानम् दीक्षयति योत्रेण योत्रेण दीक्षयति यजमानम् यजमानम् दीक्षयति योत्रेण दीक्षयति योत्रेण योत्रेण दीक्षयति दीक्षयति योत्रेण पत्नीम् पत्नीम् योत्रेण दीक्षयति दीक्षयति योत्रेण पत्नीम् योत्रेण पत्नीम् पत्नीम् योत्रेण योत्रेण पत्नीम् मिथनत्वाय मिथनत्वाय पत्नीम् योत्रेण योत्रेण पत्नीम् मिथनत्वाय पत्नीम् मिथनत्वाय मिथनत्वाय पत्नीम् पत्नीम् मिथनत्वाय यज्ञ यज्ञ मिथनत्वाय पत्नीम् पत्नीम् मिथनत्वाय यज्ञ मिथनत्वाय यज्ञ यज्ञ मिथनत्वाय मिथनत्वाय यज्ञ दक्षिणाम् दक्षिणाय यज्ञ मिथनत्वाय मिथनत्वाय यज्ञ दक्षिणाम् मिथनत्वायेति मिथनत्वाय यज्ञदक्षिणाम् दक्षिणाम् यज्ञ यज्ञदक्षिणामभ्यभिदक्षिणाम् यज्ञ यज्ञदक्षिणामभि दक्षिणामभ्यभिदक्षिणाम् दक्षिणामभ्यध्यायदध्यायदभिदक्षिणाम् दक्षिणामभ्यध्यायत् अभ्यध्यायदध्यायदभ्या अभ्यध्यायत्ताम् तामध्यायदभ्या अभ्यध्यायत्ताम् अध्यायत्ताम् तामध्यायदध्यायत्तागुंसगुंसम् तामध्यायदध्यायत्तागुंसम् तागुंसगुंसन्तान्तागुंसमभवदभवत्सन्तान्तागुंसमभवत् समभवदभवत्सगुंसमभवत्तत्तदभवत्सगुंसमभवत्तत् अभवत्तत्तदभवदभवत्तदिन्द्र इन्द्रस्तदभवदभवत्तदिन्द्रः तदिन्द्र इन्द्रस्तत्तदिन्द्रोचायत चायदिन्द्रस्तत्तदिन्द्रोचायत् इन्द्रोचायत चायदिन्द्र इन्द्रोचायत्सोचायदिन्द्र इन्द्रोचायत्सः अजायत्सोचायत चायत्स्वमन्यता मन्यतसोचायत चायत्स्वमन्यता स्वमन्यता मन्यतसोमन्यतयो यो मन्यतसोमन्यतयः अमन्यतयो यो मन्यता मन्यतयो वै वै यो मन्यता मन्यतयो वै यो वै वै यो यो वा इत इतो वै यो यो वा इतः वा इत इतो वै वा इतो निरिष्यते निरिष्यत इतो वै वा इतो निरिष्यते इतो निरिष्यते निरिष्यत इत इतो निरिष्यते स निरिष्यत इत इतो निरिष्यते सः निरिष्यते स निरिष्यते निरिष्यते स इदमिदगो स निरिष्यते निरिष्यते स इदम् स इदमिदगो स इदम् भविष्यति भविष्यति इदगो स इदम् भविष्यति इदम् भविष्यति भविष्यतीदमिदम् भविष्यतीति भविष्यतीदमिदम् भविष्यतीति भविष्यतीति भविष्यति भविष्यतीति तान्तामिति भविष्यति भविष्यतीति ताम् इति तान्तामिति ऋताम् प्रप्रदामिति ऋताम् प्रा ताम् प्रप्रदान्ताम् प्राविशदविषत्प्रदान्ताम् प्राविशत् प्राविशदविषत्प्रप्राविशत्तस्यास्तस्या अविषत्प्रप्राविशत्तस्याः अविषत्तस्यास्तस्या अविशदविषत्तस्या इन्द्र इन्द्रस्तस्या अविषदविषत्तस्या इन्द्रः तस्या इन्द्र इन्द्रस्तस्यास्तस्या इन्द्र एवैवेन्द्रस्तस्यास्तस्या इन्द्र एव इन्द्र एवैवेन्द्र इन्द्र एवाजायता जायतैवेन्द्र इन्द्र एवाजायत एवाजायता जायतैवैवाजायत ससो जायतैवैवाजायत सः अजायत ससो जायता जायत सो मन्यता मन्यत सो जायता जायत सो मन्यत स्वमन्यता मन्यत स्वमन्यत यो यो मन्यत स्वमन्यतय अमन्यत यो यो मन्यता मन्यत यो वै वै यो मन्यता मन्यत यो वै यो वै वै यो यो वै मन्मन् वै यो यो वै मत् वै मन्मद्वै वै मदित इतो मद्वै वै मदितः मदित इतो मन्मदितो परोपर इतो मन्मदितोपरः इतो परोपर इत इतो परो जनिष्यते जनिष्यते पर इत इतो परो जनिष्यते अपरो जनिष्यते जनिष्यते परोपरो जनिष्यते स जनिष्यते परोपरो जनिष्यते सः जनिष्यते स जनिष्यते जनिष्यते स इदमिदगुं स जनिष्यते जनिष्यते स इदम् स इदमिदगुं स इदम् भविष्यति भविष्यति इदगुं स इदम् भविष्यति इदम् भविष्यति भविष्यति इदमिदम् भविष्यतीति भविष्यति इदमिदम् भविष्यतीति भविष्यतीति भविष्यति भविष्यति तदस्यास्तस्या इति भविष्यति भविष्यति तदस्याः इति तस्यास्तस्या इति तदस्या अनुमृष्यानुमृष्यतस्या इति तदस्या अनुमृष्या अस्या अनुमृष्यानुमृष्यतस्यास्तस्या अनुमृष्ययोनियोनिमनुमृष्यतस्यास्तस्या अनुमृष्ययोनिम् अनुमृष्ययोनियोनिमनुमृष्यानुमृष्ययोनिमा योनिमनुमृष्यानुमृष्ययोनिमा अनुमृष्येत्यनुमृष्य योनिमा योनियोनिमाच्छिनदच्छिनदा योनियोनिमाच्छिनद् आच्छिनदच्छिनदाच्छिनत्सासाच्छिनदाच्छिनत्सा अच्छिनत्सा साच्छिनदच्छिनत्सा सोतमशा सोतमशा साच्छिनदच्छिनत्सा सोतमशा सा सोतमशा सोतमशा सा सोतमशा भवद भवत् सोतमशा सा सोतमशा भवत् सोतमशा भवद भवत् सोतमशा सोतमशा भवत्तत्तद भवत् सोतमशा सोतमशा भवत्तत् श्रोतमशेति श्रोता भवत्तत्तद भवद भवत्तत् श्रोतमशायि श्रोतमशायि तद भवद भवत्तत् श्रोतमशायि श्रोतमशायि श्रोतमशायि तत्तत् श्रोतमशायि जन्म जन्म श्रोतमशायि तत्तत् श्रोतमशायि जन्म श्रोतमशायि जन्म जन्म श्रोतमशायि श्रोतमशायि जन्म तान् तान् जन्म श्रोतमशायि श्रोतमशायि जन्मताम् श्रोतमशाया इति श्रोतमशायि जन्मतान् तान् जन्म जन्मता गोहस्ते हस्ते तान् जन्म जन्मता गोहस्ते तागोहस्ते हस्तेतान्तागोहस्तेऽनि हस्तेतान्तागोहस्तेऽनि हस्तेऽनि हस्ते हस्तेऽन्यवेष्टेतावेष्टेतनि हस्ते हस्तेऽन्यवेष्टेतावेष्टेतनिन्यवेष्टेतान्तामवेष्टेतनिन्यवेष्टेतताम् अवेष्टेतताम्तामवेष्टेतावेष्टेतताम् मृगेषु मृगेषु तामवेष्टेतावेष्टेतताम् मृगेषु ताम् मृगेषु मृगेषु तान्ताम् मृगेषु निनि मृगेषु तान्ताम् मृगेषु नि मृगेषु निनि मृगेषु मृगेषु न्यदधात् दधान्य मृगेषु मृगेषु न्यदधात् न्यदधात् दधान्यन्यदधात्सा सा दधान्यन्यदधात्सा अदधात्सा सा दधात् दधात्सा कृष्णविषाणा कृष्णविषाणा सा दधात् दधात्सा कृष्णविषाणा सा कृष्णविषाणा कृष्णविषाणा सा सा कृष्णविषाणा भवद भवत् कृष्णविषाणा सा सा कृष्णविषाणा भवद् कृष्णविषाणा भवद भवत्कृष्णविषाणा कृष्णविषाणा भवदिन्द्रस्येन्द्रस्याभवत् कृष्णविषाणा कृष्णविषाणा भवदिन्द्रस्य कृष्णविषाणेति कृष्णविषाणा भवदिन्द्रस्येन्द्रस्याभवद भवदिन्द्रस्य यो निर्यो निरिन्द्रस्याभवद भवदिन्द्रस्य योनिः इन्द्रस्य यो निर्यो निरिन्द्रस्येन्द्रस्य यो निरस्यसि यो निरिन्द्रस्येन्द्रस्य यो निरसि यो निरस्यसि यो निर्यो निरसि मामासि यो निर्यो निरसि मा असि मामास्य सि मामा मामास्य सि मामाः हिगुंसेरिति कृष्णम् षाणाम् कृष्णविषाणामिति हिगुंसेरहिगुंसेरिति कृष्णम् षाणाम् इति कृष्णविषाणाम् कृष्णविषाणामिति कृष्णविषाणाम् प्रकृष्णविषाणामिति कृष्णविषाणाम् प्र कृष्णविषाणाम् प्रकृष्णविषाणाम् कृष्णविषाणाम् प्रयच्छति यच्छति प्रकृष्णविषाणाम् कृष्णविषाणाम् प्रयच्छति कृष्णविषाणामिति कृष्णविषाणाम् प्रयच्छति यच्छति प्रयच्छति सयोनिगुंसयोनिम् यच्छति प्रयच्छति सयोनिम् यच्छति सयोनिगुंसयोनिम् यच्छति यच्छति सयोनिमेवैव सयोनिम् यच्छति यच्छति सयोनिमेव सयोनिमेवैव सयोनिगुंसयोनिमेव यज्ञम् यज्ञमेव सयोनिगुंसयोनिमेव यज्ञम् सयोनिमिति सयोनिम् एव यज्ञम् यज्ञमेवैव यज्ञम् करोति करोति यज्ञमेवैव यज्ञम् करोति यज्ञम् करोति करोति यज्ञम् यज्ञम् करोति सयोनिगुं सयोनिम् करोति यज्ञम् यज्ञम् करोति सयोनिम् करोति सयोनिगुं सयोनिम् करोति करोति सयोनिम् दक्षिणाम् दक्षिणागुं सयोनिम् करोति करोति सयोनिम् दक्षिणाम् सयोनिम् दक्षिणाम् दक्षिणागुं सयोनिगुं सयोनिम् दक्षिणागुं सयोनिगुं सयोनिम् दक्षिणागुं सयोनिगुं सयोनिम् दक्षिणागुं सयोनिम् दक्षिणागुंसयोनिगुंसयोनिम् दक्षिणाम् दक्षिणागुंसयोनिमिन्द्रमिन्द्रगुंसयोनिम् दक्षिणाम् दक्षिणागुंसयोनिमिन्द्रम् सयोनिमिन्द्रमिन्द्रगुंसयोनिगुंसयोनिमिन्द्रगुंसयोनित्वाय सयोनित्वायेन्द्रगुंसयोनिगुंसयोनिमिन्द्रगुंसयोनित्वाय सयोनिमिन्द्रगुंसयोनित्वाय सयोनित्वायेन्द्रमिन्द्रगुंसयोनित्वाय कृष्ये सयोनित्वाय कृष्ये कृष्ये सयोनित्वाय सयोनित्वाय कृष्येत्वा त्वा कृष्ये सयोनित्वाय सयोनित्वाय कृष्येत्वा सयोनित्वायेति सयोनित्वाय कृष्येत्वा त्वा कृष्ये कृष्येत्वा सदस्यायै सदस्यायै त्वा कृष्ये कृष्येत्वा सदस्यायै त्वा सदस्यायै सदस्यायै त्वा त्वा सदस्याया इति सदस्यायै त्वा त्वा सदस्याया इति सुसस्याया इति सुसस्यायै सुसस्याया इत्याह हेत सुसस्यायै सुसस्याया इत्याह सुसस्याया इति सुसस्यायै इत्याह हेदित्याह तस्मात् तस्मादाहेदित्याह तस्मात् आह तस्मात् तस्मादाह तस्मादकृष्टवच्याः कृष्टवच्यास्तस्मादाह तस्मादकृष्टवच्याः तस्मादकृष्टवच्याः कृष्टवच्यास्तस्मात् तस्मादकृष्टवच्या ओषधय ओषधयो कृष्टवच्यास्तस्मात् तस्मादकृष्टवच्या ओषधयः अकृष्टवच्या ओषधय ओषधयो कृष्टवच्या अकृष्टवच्या ओषधयः प्रच्यन्ते वच्यन्त ओषधयो कृष्टवच्या अकृष्टवच्या ओषधयः प्रच्यन्ते अकृष्टवच्या इत्यकृष्टवच्याः ओषधयः पच्यन्ते वच्यन्त ओषधय ओषधयः पच्यन्ते सुविप्पलाभ्यः सुविप्पलाभ्यः पच्यन्त ओषधय ओषधयः पच्यन्ते सुविप्पलाभ्यः पच्यन्ते सुविप्पलाभ्यः सुविप्पलाभ्यः पच्यन्ते पच्यन्ते सुविप्पलाभ्यस्त्वात्त्वा सुविप्पलाभ्यः पच्यन्ते पच्यन्ते सुविप्पलाभ्यस्त्वा सुविप्पलाभ्यस्त्वात्त्वा सुविप्पलाभ्यः सुविप्पलाभ्यस्तौषधेभ्य ओषधेभ्यस्त्वा सुविप्पलाभ्यः सुविप्पलाभ्यस्तौषधेभ्यः सुविप्पलाभ्य इति सुविप्पलाभ्यः ओषधेभ्य ओषधेभ्यस्त्वात्तौषधेभ्य इतीत्यौषधेभ्यस्त्वात्तौषधेभ्य इति ओषधेभ्यैतीत्योषधेभ्य ओषधेभ्यैत्याहेत्योषधेभ्य ओषधेभ्यैत्याह ओषधेभ्यैत्योषधेभ्यः इत्याहेदीत्याह तस्मात् तस्मादाहेदीत्याह तस्मात् आह तस्मात् तस्मादाह तस्मादोषधय ओषधयस्तस्मादाह तस्मादोषधयः तस्मादोषधय ओषधयस्तस्मात् तस्मादोषधयः फलम् फलमोषधयस्तस्मात् तस्मादोषधयः फलम् ओषधय फलम् फलमोषधय ओषधय फलम् गृह्णन्ति गृह्णन्ति फलमोषधय ओषधय फलम् गृह्णन्ति फलम् गृह्णन्ति गृह्णन्ति फलम् फलम् गृह्णन्ति यद्यत् गृह्णन्ति फलम् फलम् गृह्णन्ति यद् गृह्णन्ति यद्यत् गृह्णन्ति गृह्णन्ति यद्धस्तेन हस्तेन यत् गृह्णन्ति गृह्णन्ति यद्धस्तेन यद्धस्तेन हस्तेन यद्यद्धस्तेन गण्डोयेत गण्डोयेत हस्तेन यद्यद्धस्तेन गण्डोयेत हस्तेन कण्डोयेत कण्डोयेत हस्तेन हस्तेन कण्डोयेत पावनम् भावकाः पावनम् भावकाः कण्डोयेत हस्तेन हस्तेन कण्डोयेत पावनम् भावकाः कण्डोयेत पावनम् भावकाः पावनम् भावकाः कण्डोयेत कण्डोयेत पावनम् भावकाः प्रजा प्रजा पावनम् भावकाः कण्डोयेत कण्डोयेत पावनम् भावकाः प्रजाः पावनम् भावकाः प्रजा प्रजाः पावनम् भावकाः पावनम् भावकाः प्रजास्य प्रजा पावनम् भावकाः पावनम् भावकाः प्रजास्य पामनम् भावुका इति पामनम् भावुकाः प्रजास्यस्य प्रजाः प्रजास्युर्यद्यत्स्युः प्रजाः प्रजास्युर्यद् प्रजा इति प्राजाः स्युर्यद्यत्स्युर्यत्स्मयेदस्मयेदयत्स्युर्यत्स्मयेद यस्मयेदस्मयेद यद्यत्स्मयेद लग्नम् भावुकालग्नम् भावुकास्मयेदयद्यत्स्मयेदलग्नम् भावुकाः स्मयेदलग्नम् भावुकालग्नम् भावुकास्मयेदस्मयेदलग्नम् भावुकाः कृष्णविषाणया कृष्णविषाणया लग्नम् भावुकास्मयेदस्मयेदलग्नम् भावुकाः कृष्णविषाणया लग्नम् भावुकाः कृष्णविषाणया कृष्णविषाणया लग्नम् भावुकालग्नम् भावुकाः कृष्णविषाणया कण्डूयते कण्डूयते कृष्णविषाणया लग्नम् भावुकालग्नम् भावुकाः कृष्णविषाणया कण्डूयते लग्नम् भावुका इति लग्नम् भावुकाः कृष्णविषाणया कण्डूयते कण्डूयते कृष्णविषाणया कृष्णविषाणया कण्डूयते विगृह्या विगृह्य कण्डूयते कृष्णविषाणया कृष्णविषाणया कण्डूयते विगृह्य कृष्णविषाणयेति कृष्णविषाणया कण्डूयते विगृह्या विगृह्य कण्डूयते कण्डूयते विगृह्य स्मयते स्मयते विगृह्य कण्डूयते कण्डूयते विगृह्य स्मयते अविगृह्य स्मयते स्मयते विगृह्या विगृह्य स्मयते प्रजानाम् प्रजानाः स्मयते विगृह्या विगृह्य स्मयते प्रजानाम् अविगृह्येत्यभिगृह्या स्मयते प्रजानाम् प्रजानागुस्मयते स्मयते प्रजानाम् गोपीथाय गोपीथाय प्रजानागुस्मयते स्मयते प्रजानाम् गोपीथाय प्रजानाम् गोपीथाय गोपीथाय प्रजानाम् प्रजानाम् गोपीथाय न गोपीथाय प्रजानाम् प्रजानाम् गोपीथाय न प्रजानामिति प्राजानाम् गोपीथाय न गोपीथाय गोपीथाय न पुरा पुरा न गोपीथाय गोपीथाय न पुरा पुरा पुराणन पुरा दक्षिणाभ्यो दक्षिणाभ्यः पुराणन पुरा दक्षिणाभ्यः पुरा दक्षिणाभ्यो दक्षिणाभ्यः पुरा पुरा दक्षिणाभ्यो नेदोर्नेदोर्दक्षिणाभ्यः पुरा पुरा दक्षिणाभ्यो नेदोः दक्षिणाभ्यो नेदोर्नेदोर्दक्षिणाभ्यो दक्षिणाभ्यो नेदोः कृष्णविषाणान् कृष्णविषाणान्नेदोर्दक्षिणाभ्यो दक्षिणाभ्यो नेदोः कृष्णविषाणाम् कृष्णविषाणाम् कृष्णविषाणान्येतोर्नेतो कृष्णविषाणामवा कृष्णविषाणान्येतोर्नेतो कृष्णविषाणामवा कृष्णविषाणामवाव कृष्णविषाणाम् कृष्णविषाणामवचुदेच्युते तव कृष्णविषाणाम् कृष्णविषाणामवचुदे कृष्णविषाणामित कृष्णविषाणाम् अवचुदेच्युदेतवावचुदेद्यच्युदेतवावचुदेद्यत् श्रुतेत्यच्युदेच्युदेत्यत्पुरा पुरा यच्छ्रुतेच्छ्रुतेत्यत्पुरा यत्पुरा पुरा यद्यत्पुरा दक्षिणाभ्यो दक्षिणाभ्यः पुरा यद्यत्पुरा दक्षिणाभ्यः पुरा दक्षिणाभ्यो दक्षिणाभ्यः पुरा पुरा दक्षिणाभ्यो नेतोर्नेतोर्दक्षिणाभ्यः पुरा पुरा दक्षिणाभ्यो नेतो दक्षिणाभ्यो नेतोर्नेतोर्दक्षिणाभ्यो दक्षिणाभ्यो नेतो कृष्णविषाणान् कृष्णविषाणान्नेतोर्दक्षिणाभ्यो दक्षिणाभ्यो नेतो कृष्णविषाणाम् नेतो कृष्णविषाणान् कृष्णविषाणान्नेतोर्नेतो कृष्णविषाणामवचृते कृष्णविषाणान्नेतोर्नेतो कृष्णविषाणामवचृते कृष्णविषाणामवचतेदवचतेत् कृष्णविषाणाम् कृष्णविषाणामवचतेद्योनिर्योनिरवचतेत् कृष्णविषाणाम् कृष्णविषाणामवचतेद्योनिः कृष्णविषाणामिति कृष्णविषाणाम् अवचतेद्योनिर्योनिरवचतेदवचतेद्योनिः प्रजानाम् प्रजानाय्योनिरवचतेदवचतेद्योनिः प्रजानाम् अवचृतेरित्यवाच्युते योनिः प्रजानाम् प्रजानाय्यो निर्योनिः प्रजानाम् परापादुका परापादुका प्रजानाय्यो निर्योनिः प्रजानाम् परापादुका प्रजानाम् परापादुका परापादुका प्रजानाम् प्रजानाम् परापादुका स्यात् स्यात् परापादुका प्रजानाम् प्रजानाम् परापादुका स्यात् प्रजानामिति प्राजानाम् परापादुका स्यात् स्यात् परापादुका परापादुका स्यान्नेतासु नेतासु स्यात् परापादुका परापादुका स्यान्नेतासु परापादुकेति परापादुका स्यान्नेतासु नेतासु स्यात् स्यान्नेतासु दक्षिणासु दक्षिणासु नेतासु स्यात् स्यान्नेतासु दक्षिणासु नेतासु दक्षिणासु दक्षिणासु नेतासु नेतासु दक्षिणासु चात्वारे चात्वारे दक्षिणासु नेतासु नेतासु दक्षिणासु चात्वारे दक्षिणासु चात्वादे चात्वादे दक्षिणासु दक्षिणासु चात्वादे कृष्णविषाणाम् कृष्णविषाणाम् चात्वादे दक्षिणासु दक्षिणासु चात्वादे कृष्णविषाणाम् चात्वारे कृष्णविषाणाम् कृष्णविषाणाम् चात्वारे चात्वारे कृष्णविषाणाम् प्रकृष्णविषाणाम् चात्वारे चात्वारे कृष्णविषाणाम् प्र कृष्णविषाणाम् प्रकृष्णविषाणाम् कृष्णविषाणाम् प्रास्यत्यस्य प्रकृष्णविषाणाम् कृष्णविषाणाम् प्रास्यति कृष्णविषाणामिति कृष्णविषाणाम् प्रास्यत्यस्य प्रप्रास्य धियो निर्योनिरस्य प्रप्रास्य धियोनिः अस्य धियो निर्योनिरस्यत्यस्य धियो निर्वै वै यो निरस्यत्यस्य धियो निर्वै यो निर्वै वै यो निर्यो निर्वै यज्ञस्य यज्ञस्य वै यो निर्यो निर्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य चात्वारम् चात्वारम् यज्ञस्य वै वै यज्ञस्य चात्वारम् यज्ञस्य चात्वारम् चात्वारम् यज्ञस्य यज्ञस्य चात्वारम् यो निर्यो निश्चात्वारम् यज्ञस्य यज्ञस्य चात्वारम् योनिः चात्वारम् यो निर्यो निश्चात्वारम् चात्वारम् यो नः कृष्णविषाणा कृष्णविषाणा यो निश्चात्वारम् चात्वारम् यो नः कृष्णविषाणा यो नः कृष्णविषाणा कृष्णविषाणा यो निर्यो नः कृष्णविषाणा यो नो यो नो कृष्णविषाणा यो निर्यो नः कृष्णविषाणा यो नोः कृष्णविषाणा यो नो यो नो कृष्णविषाणा कृष्णविषाणा यो न वेवैव यो नो कृष्णविषाणा कृष्णविषाणा यो न वेव कृष्णविषाणेति कृष्णा विषाणा यो न वेवैव यो नो यो न वेवयो निल्योनिमेव यो नो यो न वेवयोनिम् एवयो निल्योनिमेवैव यो निन्दधाति दधाति यो निमेवैव यो निन्दधाति यो निन्दधाति दधाति यो निल्योनिन्दधाति यज्ञस्य यज्ञस्य दधाति यो निल्योनिन्दधाति यज्ञस्य दधाति यज्ञस्य यज्ञस्य दधाति दधाति यज्ञस्य स यो नृत्वाय स यो नृत्वाय यज्ञस्य दधाति दधाति यज्ञस्य स यो नृत्वाय यज्ञस्य स यो नृत्वाय स यो नृत्वाय यज्ञस्य यज्ञस्य स यो नृत्वाय यो नृत्वायेति स यो नेत्वाय वाग्वै वै वाग्वाग्वै देवेभ्यो देवेभ्यो वै वाग्वाग्वै देवेभ्यः वै देवेभ्यो देवेभ्यो वै वै देवेभ्यो पापदेवेभ्यो वै वै देवेभ्यो देवेभ्यो पापदेवेभ्यो देवेभ्यो पाक्रामदक्रामदपदेवेभ्यो देवेभ्यो पाक्रामदक्रामदपापाक्रामद्यज्ञाय यज्ञायाक्रामदपापाक्रामद्यज्ञाय अक्रामद्यज्ञाय यज्ञाय अक्रामदक्रामद्यज्ञाय दिष्ठमाना दिष्ठमाना यज्ञाय अधिष्ठमाना सा दिष्ठमाना सा वनस्पतेन वनस्पतेन सा दिष्ठमाना दिष्ठमाना सा वनस्पतेन सा वनस्पतेन वनस्पतेन सा वनस्पतेन प्रप्रवनस्पतेन सा वनस्पतेन प्रा अनस्पतेन प्रप्रवनस्पतेन वनस्पतेन प्राविशद विशत् प्रवनस्पतेन वनस्पतेन प्राविशद प्राविशद विशत् प्रप्राविशत् सा विशत् प्राविशत् सा अभिषत्सा सा विशद् विशत् सैषैषा सा विशद् विशत् सैषा सैषैषा सा सैषा वाग्वागेशा सा सैषा वाग् एषा वाग्वागेशैषा वाग्वनस्पतिषु वनस्पतिषु वागेशैषा वाग्वनस्पतिषु वाग्वनस्पतिषु वनस्पतिषु वाग्वाग्वनस्पतिषु वदति वनस्पतिषु वदति वनस्पतिषु वदति वनस्पतिषु वदति वनस्पतिषु वदति वनस्पतिषु वदति या वदति वनस्पतिषु वनस्पतिषु वदति या वदति या वदति वदति या दुन्दभो दुन्दभो या वदति वदति या दुन्दभो या दुन्दभो दुन्दभो या दुन्दभो या या दुन्दभो या या दुन्दभो या दुन्दभो या या दुन्दभो या तोणवे तोणवे या दुन्दभो दुन्दभो या तोणवे या तोणवे तोणवे या या तोणवे या या तोणवे या तोणवे या या तोणवे तोणवे या वीणा यान् वीणा यान् या तोणवे तोणवे या वीणा यां या वीणा यां वीणा यां या या वीणा यां यद्यद्वीणा यां या या वीणा यां यद् वीणायाद्यद्वीणायाम् वीणायाम् यद्दीक्षितदण्डीक्षितदण्डम् यद्वीणायाम् वीणायाम् यद्दीक्षितदण्डम् यद्दीक्षितदण्डम् दीक्षितदण्डम् यद्यद्दीक्षितदण्डम् प्रयच्छति प्रयच्छति दीक्षितदण्डम् यद्यद्दीक्षितदण्डम् प्रयच्छति दीक्षितदण्डम् प्रयच्छति प्रयच्छति दीक्षितदण्डम् दीक्षितदण्डम् प्रयच्छति वाचम् वाचम् प्रयच्छति दीक्षितदण्डम् दीक्षितदण्डम् प्रयच्छति वाचम् दीक्षितदण्डमिति दीक्षितदण्डम् प्रयच्छति वाचम् वाचम् प्रयच्छति प्रयच्छति वाचमेवैव वाचम् प्रयच्छति प्रयच्छति वाचमेव प्रयच्छतीति प्रायच्छति वाचमेवैव वाचम् वाचमेव वा वैव वाचम् वाचमेव वा एवा वा वैवै वावरुन्धे रुन्धे वैवै वावरुन्धे अवरुन्धे रुन्धे वावरुन्ध औदुम्बर औदुम्बरो रुन्धे वावरुन्ध औदुम्बर रुन्ध औदुम्बर औदुम्बरो रुन्धे रुन्ध औदुम्बरो भवति भवत्यौदुम्बरो रुन्धे रुन्ध औदुम्बरो भवति औदुम्बर भवति भवत्यौदुम्बर औदुम्बरो भवत्योर्गोर्भवत्यौदुम्बर औदुम्बरो भवत्योर् भवत्योर्गोर्भवति भवत्योर्ग्वै वा ओर्भवति भवत्योर्ग्वै ओर्ग्वै वा ओर्गोर्ग्वा उदुम्बर उदुम्बरो वा ओर्गोर्ग्वा उदुम्बरः वा उदुम्बर उदुम्बरो वै वा उदुम्बर ऊर्जमूर्जमुदुम्बरो वै वा उदुम्बर ऊर्जम् उदुम्बर ऊर्जमूर्जमुदुम्बर उदुम्बर ऊर्जमेवैवोर्जमुदुम्बर उदुम्बर ऊर्जमेव ऊर्जमेवैवोर्जमूर्जमेव वा वैवोर्जमूर्जमेव वा एवा वा वैवै वावरुन्धे रुन्धे वैवै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे मुखेन मुखेन रुन्धे वावरुन्धे मुखेन रुन्धे मुखेन मुखेन रुन्धे रुन्धे मुखेन संवितः संवितो मुखेन रुन्धे रुन्धे मुखेन संवितः मुखेन संवितः संवितः मुखेन मुखेन संवितो भवति भवति संवितो मुखेन मुखेन संवितो भवति संवितो भवति भवति संवितः संवितो भवति मुखतो मुखतो भवति संवितः संवितो भवति मुखतः संयत इति संहितः भवति मुखत मुखत भवति भवति मुखत एवैव मुखत भवति भवति मुखत एव मुखत एवैव मुखत मुखत एवास्मास्मा एव मुखत मुखत एवास्मि एवास्मास्मा एवैवास्मा ऊर्जमूर्जमस्मा एवैवास्मा ऊर्जम् अस्मा ऊर्जमूर्जमस्मास्मा ऊर्जम् दधाति दधात्योर्जमस्मास्मा ऊर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमोर्जम् दधाति तस्मात् तस्मात् दधात्योर्जमोर्जम् दधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मान्मुखतोमुखतस्तस्मात् दधाति दधाति तस्मान्मुखतः तस्मान्मुखतोमुखतस्तस्मात् तस्मान्मुखत ऊर्जोर्जामुखतस्तस्मात् तस्मान्मुखत ऊर्जा मुखत ऊर्जोर्जामुखत मुखत ऊर्जा भुञ्जते भुञ्जत ऊर्जामुखत मुखत ऊर्जा भुञ्जते ऊर्जा भुञ्जते भुञ्जत ऊर्जोर्जा भुञ्जते क्रीते क्रीते भुञ्जत ऊर्जोर्जा भुञ्जते क्रीते भुञ्जते क्रीते क्रीते भुञ्जते भुञ्जते क्रीते सोमे सोमे क्रीते भुञ्जते भुञ्जते क्रीते सोमे क्रीते स्वामे स्वामे क्रीते क्रीते स्वामे मैत्रावरुणाय मैत्रावरुणाय स्वामे क्रीते क्रीते स्वामे मैत्रावरुणाय स्वामे मैत्रावरुणाय मैत्रावरुणाय स्वामे स्वामे मैत्रावरुणाय दण्डम् दण्डम् मैत्रावरुणाय स्वामे स्वामे मैत्रावरुणाय दण्डम् मैत्रावरुणाय दण्डम् दण्डम् मैत्रावरुणाय मैत्रावरुणाय दण्डम् रप्रदण्डम् मैत्रावरुणाय मैत्रावरुणाय दण्डम् प्र मैत्रावरुणायेत मैत्रावरुणाय दण्डम् रप्रदण्डम् दण्डम् प्रयच्छति रप्रदण्डम् दण्डम् प्रयच्छति प्रयच्छति प्रयच्छति मैत्रावरुणो मैत्रावरुणो यच्छति प्रयच्छति मैत्रावरुणः यच्छति मैत्रावरुणो मैत्रावरुणो यच्छति यच्छति मैत्रावरुणो हि मैत्रावरुणो यच्छति यच्छति मैत्रावरुणो हि मैत्रावरुणो हि मैत्रावरुणो मैत्रावरुणो हि पुरस्तात् पुरस्ताद्धिमैत्रावरुणो मैत्रावरुणो हि पुरस्तात् मैत्रावरुण इति मैत्रावरुणः हि पुरस्तात् पुरस्ताद्धे पुरस्तादृत्विभ्य ऋत्विभ्यः पुरस्ताद्धे पुरस्तादृत्विभ्यः पुरस्तादृत्युभ्य ऋत्युभ्यः पुरस्तात् पुरस्तादृत्युभ्यो वाचम् वाचमृत्युभ्यः पुरस्तात् पुरस्तादृत्युभ्यो वाचम् ऋत्विग्भ्यो वाचम् वाचम् ऋत्विग्भ्य ऋत्विग्भ्यो वाचम् विभजति विभजति वाचम् ऋत्विग्भ्य ऋत्विग्भ्यो वाचम् विभजति वाचम् विभजति विभजति वाचम् वाचम् विभजति तान् तान् विभजति वाचम् वाचम् विभजति ताम् विभजति तान् तान् विभजति विभजति तामृत्युज ऋत्विजस्ताम् विभजति विभजति तामृत्युजः विभजतीति विभजति तामृत्युज ऋत्विजस्तान् तामृत्युजो यजमाने यजमान ऋत्विजस्तान् तामृत्युजो यजमाने ऋत्विजो यजमाने यजमान ऋत्विज ऋत्विजो यजमाने प्रति प्रति यजमान ऋत्विज ऋत्विजो यजमाने प्रति यजमाने प्रतिप्रति यजमाने यजमाने प्रतिष्ठापयन्ति स्थापयन्ति प्रति यजमाने यजमाने प्रतिष्ठापयन्ति प्रतिष्ठापयन्ति स्थापयन्ति प्रति प्रतिष्ठापयन्ति स्वाहा स्वाहा स्थापयन्ति प्रति प्रतिष्ठापयन्ति स्वाहा स्थापयन्ति स्वाहा स्वाहा स्थापयन्ति स्थापयन्ति स्वाहा यज्ञम् यज्ञग्रस्वाहा स्थापयन्ति स्थापयन्ति स्वाहा यज्ञम् स्वाहा यज्ञम् यज्ञग्रस्वाहा स्वाहा यज्ञम् मनसा मनसा यज्ञग्रस्वाहा स्वाहा यज्ञम् मनसा यज्ञम् मनसा मनसा यज्ञम् यज्ञम् मनसेति मनसा यज्ञम् यज्ञम् मनसेति मनसेति मनसा मनसेत्याह हेति मनसा मनसेत्याह इत्याह हेदीत्याह मनसा मनसा हेदीत्याह मनसा आह मनसा मनसाः मनसा हि मनसाः मनसा हि मनसा हि मनसा मनसा हि पुरुषः पुरुषो हि मनसा मनसा हि पुरुषः हि पुरुषः पुरुषो हि पुरुषो यज्ञम् यज्ञम् पुरुषो हि पुरुषो यज्ञम् पुरुषो यज्ञम् यज्ञम् पुरुषः पुरुषो यज्ञमभिगच्छत्यभिगच्छति यज्ञम् पुरुषः पुरुषो यज्ञमभिगच्छति यज्ञमभिगच्छत्यभिगच्छति यज्ञम् यज्ञमभिगच्छति स्वाहा स्वाहा भिगच्छति यज्ञम् यज्ञमभिगच्छति स्वाहा अभिगच्छति स्वाहा स्वाहा भिगच्छत्यभिगच्छति स्वाहा द्यावा पृथिवेभ्याम् द्यावा पृथिवेभ्याः स्वाहा भिगच्छत्यभिगच्छति स्वाहा द्यावा पृथिवेभ्याम् अभिगच्छतीत्यभिगच्छति स्वाहा द्यावा पृथिवेभ्याम् द्यावा पृथिवेभ्याः स्वाहा स्वाहा द्यावा पृथिवेभ्यामिति द्यावा पृथिवेभ्याः स्वाहा स्वाहा द्यावा पृथिवेभ्यामिति द्यावा पृथिवेभ्यामिति द्यावा पृथिवेभ्याम् द्यावा पृथिवेभ्यामित्याह हे द्यावा पृथिवेभ्याम् द्यावा पृथिवेभ्यामित्याह द्यावा पृथिवेभ्यामिति द्यावा पृथिवेभ्याः इत्याहेदीत्याह द्यावा पृथिव्योद्यावा पृथिव्योराहेदीत्याह द्यावा पृथिव्योः आहद्यावा पृथिव्योद्यावा पृथिव्योराह हद्यावा पृथिव्योरिः द्यावा पृथिव्योराह हद्यावा पृथिव्योरिः द्यावा पृथिव्योरिः द्यावा पृथिव्योद्यावा पृथिव्योरिः यज्ञो यज्ञो हद्यावा पृथिव्योद्यावा पृथिव्योरिः यज्ञः द्यावा पृथिव्योरिहद्यावा पृथिव्योः यज्ञो यज्ञो हि यज्ञस्वाहा स्वाहा यज्ञो हि यज्ञस्वाहा यज्ञस्वाहा स्वाहा यज्ञो यज्ञस्वाहोरोरो स्वाहा यज्ञो यज्ञस्वाहोरो स्वाहोरोरो स्वाहा स्वाहोरोरन्तरिक्षादन्तरिक्षाधुरो स्वाहा स्वाहोरोरन्तरिक्षाद् रोरन्तरिक्षादन्तरिक्षाधुरोरोरन्तरिक्षादिदित्यन्तरिक्षाधुरोरोरन्तरिक्षादिति अन्तरिक्षादिदित्यन्तरिक्षादन्तरिक्षादित्याहेत्यन्तरिक्षादन्तरिक्षादित्याह इत्याहेदित्याह अन्तरिक्षेऽन्तरिक्ष आहेदित्याहान्तरिक्षे आहान्तरिक्षेऽन्तरिक्षाहान्तरिक्षे हित्यन्तरिक्ष आहान्तरिक्षे हि अन्तरिक्षे हित्यन्तरिक्षेऽन्तरिक्षे हि यज्ञो यज्ञोऽस्त्यन्तरिक्षेऽन्तरिक्षे हि यज्ञः हि यज्ञो यज्ञो हि यज्ञस्वाहा स्वाहा यज्ञो हि यज्ञस्वाहा यज्ञस्वाहा स्वाहा यज्ञो यज्ञस्वाहा यज्ञम् यज्ञग्रस्वाहा यज्ञो यज्ञस्वाहा यज्ञम् स्वाहा यज्ञम् यज्ञग्रस्वाहा स्वाहा यज्ञम् वादाद्वादात् यज्ञग्रस्वाहा स्वाहा यज्ञम् वादात् यज्ञम् वादाद्वादात् यज्ञम् यज्ञम् वादादावादात् यज्ञम् यज्ञम् वादादा वादादावादाद्वादादारभैरभावादाद्वादादारभे आरभैरभ आरभ इतिरभ आरभ इति अभैतीतरभैरभ इत्याह इत्याहेदित्याहायमयमाहेदित्याहायम् आहायमयमाहायम् वाव वावायमाहायम् वाव अयम् वाव वावायमयम् वावयो यो वावायमयम् वावयः वावयो यो वाव वावयः पवते पवते यो वाव वावयः पवते यः पवते पवते यो यः पवते स पवते यो यः पवते सः भवते स भवते भवते स यज्ञो यज्ञः स भवते भवते स यज्ञः स यज्ञो यज्ञः स यज्ञस्तन्तम् यज्ञः स यज्ञस्तम् यज्ञस्तन्तम् यज्ञो यज्ञस्तमेव युवतम् यज्ञो यज्ञस्तमेव तमेवैव तन्तमेव साक्षात् साक्षादेव तन्तमेव साक्षात् एव साक्षात् साक्षादेवैव साक्षाद साक्षादेवैव साक्षाद साक्षाद साक्षात् साक्षादारभते रमदः साक्षात् साक्षादारभते साक्षादिति साक्षात् आरभते रमद आरभते मुष्टि मुष्टिरभद आरभते मुष्टि रभदे मुष्टि मुष्टिरभदे रभदे मुष्टीकरोति करोति मुष्टिरभदे रभदे मुष्टीकरोति मुष्टीकरोति करोति मुष्टि मुष्टीकरोति वाचम् वाचम् करोति मुष्टि मुष्टीकरोति वाचम् मुष्टि इति मुष्टि करोति वाचम् वाचम् करोति करोति वाचम् यच्छति यच्छति वाचम् करोति करोति वाचम् यच्छति वाचम् यच्छति यच्छति वाचम् वाचम् यच्छति यज्ञस्य यज्ञस्य यच्छति वाचम् वाचम् यच्छति यज्ञस्य यच्छति यज्ञस्य यज्ञस्य यच्छति यच्छति यज्ञस्य धृत्यै धृत्यै यज्ञस्य यच्छति यच्छति यज्ञस्य धृत्यै यज्ञस्य धृत्यै धृत्यै यज्ञस्य यज्ञस्य धृत्यादीक्षिष्टादीक्षिष्टधृत्यै यज्ञस्य यज्ञस्य धृत्यादीक्षिष्टधृत्यादीक्षिष्टादीक्षिष्टधृत्यै धृत्यादीक्षिष्टायमयमदीक्षिष्टधृत्यैधृत्यादीक्षिष्टायम् अदीक्षिष्टायमयमदीक्षिष्टादीक्षिष्टायम् ब्राह्मणो ब्राह्मणोयमदीक्षिष्टादीक्षिष्टायम् ब्राह्मणः अयम् ब्राह्मणो ब्राह्मणोयमयम् ब्राह्मण इति ब्राह्मणोयमयम् ब्राह्मण इति ब्राह्मण इति ब्राह्मणो ब्राह्मण इति त्रस्त्रिरिति ब्राह्मणो ब्राह्मण इति त्रिः इति त्रस्त्रिरिति त्रिर्भागुंशु भागुंशत्रिरिति त्रिर्भागुंशु त्रिर्भागुंशु भागुंशत्रिस्त्रिर्भागुस्वाहाहो भागुंशत्रिस्त्रिर्भागुस्वाह भागुस्वाहाहो भागुंशु भागुस्वाह देवेभ्यो देवेभ्य आहो भागुंशु भागुस्वाह देवेभ्यः वागुंशु आह देवेभ्यो देवेभ्य आहाह देवेभ्य एवैव देवेभ्य आहाह देवेभ्य एव देवेभ्य एवैव देवेभ्यो देवेभ्य एवैनमेनमेव देवेभ्यो देवेभ्य एवैनम् एवैनमेनमेवैवैनम् प्रप्रैनमेवैवैनम् प्रा एनम् प्रप्रैनमेनम् प्राहः प्रैनमेनम् प्राह प्राहः प्रप्राहत्रिस्त्रिराः प्रप्राहत्रिः आहत्रिस्त्रिराः हत्रिरुच्चैरुच्चैस्त्रिराः हत्रिरुच्चैः त्रिरुच्चैरुच्चैस्त्रिस्त्रिरुच्चैरुभये उभयेभ्य उच्चैस्त्रिस्त्रिरुच्चैरुभयेभ्यः उच्चैरुभयेभ्य उभयेभ्य उच्चैरुच्चैरुभयेभ्य एवैवोभयेभ्य उच्चैरुच्चैरुभयेभ्य एव उभयेभ्य एवैवोभयेभ्य उभयेभ्य एवैनमेनमेवोभयेभ्य उभयेभ्य एवैनम् एवैनमेनमेवैवैनम् देवमनुष्येभ्यो देवमनुष्येभ्य एनमेवैवैनम् देवमनुष्येभ्यः एनम् देवमनुष्येभ्यो देवमनुष्येभ्य एनमेनम् देवमनुष्येभ्यः प्रप्रदेवमनुष्येभ्य एनमेनम् देवमनुष्येभ्यः प्र देवमनुष्येभ्यः प्रप्रदेवमनुष्येभ्यो देवमनुष्येभ्यः प्राहः प्रदेवमनुष्येभ्यो देवमनुष्येभ्यः प्राह देवमनुष्येभ्य इति देवमनुष्येभ्यः प्राहः प्रप्राहननाः प्रप्राहन आहननाः हनपुरापुराणाः हनपुरा न पुरा पुराननपुरानक्षत्रेभ्यो नक्षत्रेभ्यः पुराननपुरानक्षत्रेभ्यः पुरानक्षत्रेभ्यो नक्षत्रेभ्यः पुरा पुरानक्षत्रेभ्यो वाचम् वाचम् नक्षत्रेभ्यः पुरा पुरानक्षत्रेभ्यो वाचम् नक्षत्रेभ्यो वाचम् वाचम् नक्षत्रेभ्यो नक्षत्रेभ्यो वाचम् विविवाचम् नक्षत्रेभ्यो नक्षत्रेभ्यो वाचम् वि वाचम् विविवाचम् वाचम् विसृजेत् सृजेद्विवाचम् वाचम् विसृजेत् विसृजेत् सृजेद्विसृजेद्यद्यत्सृजेद्विसृजेद्यद् सृजेद्यद्यत्सृजेत् सृजेद्यत्पुरा पुरा यत्सृजेत् सृजेद्यत्पुरा यत्पुरा पुरा यद्यत्पुरा नक्षत्रेभ्यो नक्षत्रेभ्यः पुरा यद्यत्पुरा नक्षत्रेभ्यः पुरा नक्षत्रेभ्यो नक्षत्रेभ्यः पुरा पुरा नक्षत्रेभ्यो वाचम् वाचम् नक्षत्रेभ्यः पुरा पुरा नक्षत्रेभ्यो वाचम् नक्षत्रेभ्यो वाचम् वाचम् नक्षत्रेभ्यो नक्षत्रेभ्यो वाचम् विसृजेत् विसृजेत् वाचम् नक्षत्रेभ्यो नक्षत्रेभ्यो वाचम् विसृजेत् वाचम् विसृजेत् विसृजेत् वाचम् वाचम् विसृजेत् यज्ञम् यज्ञम् विसृजेत् वाचम् वाचम् विसृजेत् यज्ञम् विसृजेत् यज्ञम् यज्ञम् विसृजेत् विसृजेत् यज्ञम् विवियज्ञम् विसृजेत् विसृजेत् यज्ञम् वि विसृजेदिति विसृजेत् यज्ञम् विवियज्ञम् यज्ञम् विच्छिञ्जाच्छिञ्जाद्वियज्ञम् यज्ञम् विच्छिञ्जात् विच्छिञ्जाच्छिञ्जाद्विविच्छिञ्जादुदिदेशुदिदेशुच्छिञ्जाद्विविच्छिञ्जादुदिदेशु छिन्द्यादिदेशूदिदेशु छिन्द्याच्छिन्द्यादिदेशु नक्षत्रेषु नक्षत्रेषूदिदेशु छिन्द्याच्छिन्द्यादिदेशु नक्षत्रेषु उदिदेषु नक्षत्रेषु नक्षत्रेषूदिदेशूदिदेशु नक्षत्रेषु व्रतम् व्रतम् नक्षत्रेषूदिदेशूदिदेशु नक्षत्रेषु व्रतम् उदितेष्वित्यद इदेषु नक्षत्रेषु व्रतम् व्रतम् नक्षत्रेषु नक्षत्रेषु व्रतम् कृणुत कृणुत व्रतम् नक्षत्रेषु नक्षत्रेषु व्रतम् कृणुत व्रतम् कृणुत कृणुत व्रतम् व्रतम् कृणुतेतीति कृणुत व्रतम् व्रतम् कृणुतेति कृणुतेतीति कृणुत कृणुते दिवाचम् वाचमिति कृणुत कृणुते दिवाचम् इति वाचम् वाचमिति दिवाचम् विवाचमिति दिवाचम् वि वाचम् विवाचम् वाचम् विसृजति सृजति विवाचम् वाचम् विसृजति विसृजति सृजति विविसृजति यज्ञम् कृतो यज्ञम् कृतः सृजति विविसृजति यज्ञम् कृतः सृजति यज्ञम् कृतो यज्ञम् कृतः सृजति सृजति यज्ञम् कृतो वै वै यज्ञम् कृतः सृजति सृजति यज्ञम् कृतो वै यज्ञम् कृतो वै वै यज्ञम् कृतो यज्ञम् कृतो वै दीक्षितो दीक्षितो वै यज्ञम् कृतो यज्ञम् कृतो वै दीक्षितः यज्ञम् कृत इति यज्ञाकृतः वैदीक्षितो दीक्षितो वै वैदीक्षितो यज्ञम् यज्ञम् दीक्षितो वै वैदीक्षितो यज्ञम् दीक्षितो यज्ञम् यज्ञम् दीक्षितो दीक्षितो यज्ञमेवैव यज्ञम् दीक्षितो दीक्षितो यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेवाभ्येव यज्ञम् यज्ञमेवाभि एवाभ्यैवाभिवाचम् वाचमभ्येवैवाभिवाचम् अभिवाचम् वाचमभ्यभिवाचम् विविवाचमभ्यभिवाचम् वि वाचम् विविवाचम् वाचम् विसृजति सृजति विवाचम् वाचम् विसृजति विसृजति सृजति विविसृजति यदि यदि सृजति विविसृजति यदि सृजति यदि यदि सृजति सृजति यदि विसृजेत् विसृजेत् यदि सृजति सृजति यदि विसृजेत् यदि विसृजेत् विसृजेत् यदि यदि विसृजेत् वैष्णवीम् वैष्णवीम् विसृजेत् यदि यदि विसृजेत् वैष्णवीम् विसृजेत् वैष्णवीम् वैष्णवीम् विसृजेत् विसृजेत् वैष्णवीम् वृषभृशम् वैष्णवीम् विसृजेत् विसृजेत् वैष्णवीम् वृषम् विसृजेदिति विसृजेत् वैष्णवीम् वृषभृशम् वैष्णवीम् वैष्णवीम् वृषमन्वन्वृषम् वैष्णवीम् वैष्णवीम् वृषमनो ृचमन्वन्वृचमृचमनब्रूयात् ब्रूयादन्वृचमृचमनब्रूयात् अनब्रूयात् ब्रूयादन्वनब्रूयाद्यज्ञो यज्ञो ब्रूयादन्वनब्रूयाद्यज्ञः ब्रूयाद्यज्ञो यज्ञो ब्रूयात् ब्रूयाद्यज्ञो वै वै यज्ञो ब्रूयात् ब्रूयाद्यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै विष्णुर्विष्णुर्वै यज्ञो यज्ञो वै विष्णुः वै विष्णुर्विष्णुर्वै वै विष्णुर्यज्ञेन यज्ञेन विष्णुर्वै वै विष्णुर्यज्ञेन विष्णुर्यज्ञेन यज्ञेन विष्णुर्विष्णुर्यज्ञेनैवैव यज्ञेन विष्णुर्विष्णुर्यज्ञेनैव यज्ञेनैवैव यज्ञेन यज्ञेनैव यज्ञम् यज्ञमेव यज्ञेन यज्ञेनैव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञपुंसपुंसम् यज्ञमेवैव यज्ञपुंसम् यज्ञकोंसकोंसम् यज्ञम् यज्ञकोंसम् तनोति तनोति संयज्ञम् यज्ञकोंसम् तनोति सन्तनोति तनोति सकुं सन्तनोति दैवीम् दैवीम् तनोति सकुं सन्तनोति दैवीम् तनाति दैवीम् दैवीम् तनोति तनाति दैवीम् धियम् धियम् दैवीम् तनोति तनाति दैवीम् धियम् दैवीम् धियम् धियम् दैवीम् दैवीम् धियम् मनामहे मनामहे धियम् दैवीम् दैवीम् धियम् मनामहे धियम् मनामहे मनामहे धियम् धियम् मनामह इदीति मनामहे धियम् धियम् मनामह इति मनामह इदीति मनामहे मनामह इत्याहाहेति मनामहे मनामह इत्याह इत्याहाहेदीत्याह यज्ञम् यज्ञमाहेदीत्याह यज्ञम् आह यज्ञम् यज्ञमाहाह यज्ञमेवैव यज्ञमाहाह यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेव तत्तदेव यज्ञम् यज्ञमेव तत् एव तत्तदेवैव तन्मृदयति मृदयति तदेवैव तन्मृदयति तन्मृदयति मृदयति तत्तन्मृदयति सुपारा सुपारामृदयति तत्तन्मृदयति सुपारा मृदयति सुपारा सुपारामृदयति मृदयति सुपारानो नः सुपारामृदयति मृदयति सुपारानः सुपारानो नः सुपारा सुपारानो असदसन्नः सुपारा सुपारानो असद सुपारेति सुपारा नो असदसन्नो नो असद्वशे वशे सन्नो नो असद्वशे असद्वशे वशे सदसद्वश इति दिवशे सदसद्वश इति वश इति दिवशे वश इत्याहाहे दिवशे वश इत्याह इत्याहाहेदीत्याह व्युष्टिम् व्युष्टिमाहेदीत्याह व्युष्टिम् आहव्युष्टिम् व्युष्टिमाहाह व्युष्टिमेवैव व्युष्टिमाहाह व्युष्टिमेव युष्टिमेवैव व्युष्टिम् युष्टिमेव वा वैव व्युष्टिम् युष्टिमेव वा युष्टिमिष्टिम् एव वा वैवैवावरुन्धे रुन्धे वैवैवावरुन्धे अवरुन्धे रुन्धे वावरुन्धे ब्रह्मवादिनोः ब्रह्मवादिनो रुन्धे वावरुन्धे ब्रह्मवादिनः रुन्धे ब्रह्मवादिनोः ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो रुन्धे रुन्धे ब्रह्मवादिनो वदन्ति